कृष्णयजुर्वेदतैत्तिरीयशाखायाम् प्रथमकाण्डे अष्टमप्रपाठकस्य घनपारादणप्रारम्भः। अनुमत्यै पुरोडाशमनुमत्यानुमत्यै पुरोडाशमष्टाकपालमष्टाकपालम् पुरोडाशमनुमत्यानुमत्यै पुरोडाशमष्टाकपालम् अनुमत्या इत्यनुमत्यैरोडाशमष्टाकपालमष्टाकपालम् पुरोडाशम् पुरोडाशमष्टाकपालम् निर्णिरष्टाकपालम् पुरोडाशम् पुरोडाशमष्टाकपालन्निःकपालम् निर्णिरष्टाकपालमष्टाकपालम् निर्भवति वपति निरष्टाकपालमष्टाकपालम् निर्भवति ष्टाकपालमित्यष्टाकपालम् निर्वपति वपति निर्निर्वपति धेनुर्धेनुर्वपति निर्निर्वपति धेनुः वपति धेनुर्धेनुर्वपति वपति धेनुर्दक्षिणा दक्षिणा धेनुर्वपति वपति धेनुर्दक्षिणा धेनुर्दक्षिणा दक्षिणा धेनुर्धेनुर्दक्षिणा ये ये दक्षिणा धेनुर्धेनुर्दक्षिणा ये दक्षिणा ये ये दक्षिणा दक्षिणा ये प्रत्यञ्जः प्रत्यञ्जो ये दक्षिणा दक्षिणा ये प्रत्यञ्जः ये प्रत्यञ्जः प्रत्यञ्जो ये ये प्रत्यञ्जशम्याजाः प्रत्यञ्जो ये ये प्रत्यञ्जशम्याजाः प्रत्यञ्जशम्याजाः प्रत्यञ्जः प्रत्यञ्जशम्याजा वशीयन्ते वशीयन्ते शम्याजा प्रत्यञ्जः प्रत्यञ्जशम्याजा वशीयन्ते शम्याजा वशीयन्ते वशीयन्ते शम्याजाशम्याजा वशीयन्ते तम् तम वशीयन्ते शम्याजाशम्याजा वशीयन्ते तम् वशीयन्ते तम् तम वशीयन्ते वशीयन्ते तन्नैरृतन्नैरृतम् वशीयन्ते वशीयन्ते तन्नैरृतम् वशीयन्त ीयन्ते तन्नैरृतन्नैरृतम् तन् तन्नैरृतमेककपालमेककपालम् नैरृतम् तन् तन्नैरृतमेककपालम् नैरृतमेककपालमेककपालम् नैरृतम् नैरृतमेककपालम् कृष्णम् कृष्णमेककपालम् नैरृतम् नैरृतमेककपालम् कृष्णम् नैरृतमिति नैः ऋतम् एककपालम् कृष्णम् कृष्णमेककपालमेककपालम् कृष्णम् वासो वासः कृष्णमेककपालमेककपालम् कृष्णम् वासः एककपालमित्येकाकपालम् कृष्णम् वासो वासः कृष्णम् कृष्णम् वासः कृष्णतोषम् कृष्णतोषम् वासः कृष्णम् कृष्णम् वासः कृष्णतोषम् कृष्णतोषम् कृष्णतोषम् वासो वासः कृष्णतोषम् दक्षिणा दक्षिणा कृष्णतोषम् वासो वासः कृष्णतोषम् दक्षिणा कृष्णतोषम् दक्षिणा दक्षिणा कृष्णतोषम् कृष्णतोषम् दक्षिणा दक्षिणा कृष्णतोषम् कृष्णन्तोषम् दक्षिणावीष्णतोषमिति कृष्णादोषम् दक्षिणाविवि दक्षिणा दक्षिणावीः हिवि दक्षिणा दक्षिणावीः स्वाहा स्वाहेहि विवेहि स्वाहा हुदिमाहुदिग्नुस्वाहेहि हि स्वाहा हुदिम् स्वाहा हुदिमाहुदिग्नुस्वाहा स्वाहा हुदिम् जुषाणो जुषाणाहुदिग्नुस्वाहेहि हि स्वाहा हुदिम् स्वाहा हुदिमाहुदिग्नुस्वाहा स्वाहा हुदिम् जुषाणो जुषाणाहुदिमाहुदिम् जुषाण एष एष जुषाणाहुदिमाहुदिम् जुषाण एष तेत एष जुषाणो जुषाण एष तेत निरृते भागो भागो निरृते ते निरृते भागः निरृते भागो भागो निरृते निरृते भागो भूते भूते भागो निरृते निरृते भागो भूते इति निहिते भागो भूते भूते भागो भागो भूते हविष्मति हविष्मति भूते भागो भागो भूते हविष्मति भूते हविष्मति हविष्मति भूते भूते हविष्मत्यस्यसि हविष्मति भूते भूते हविष्मत्यसि हविष्मत्यस्यसि हविष्मति हविष्मत्यसि मुञ्चास्य हविष्मति हविष्मत्यसि मुञ्चा मुञ्चास्यसि मुञ्चेममिमम् मुञ्चास्यसि मुञ्चेमम् मुञ्चेममिमम् मुञ्च मुञ्चेममगुंहसो गुंहस इमम् मुञ्च मुञ्चेममगुंहसः इममगुंहसो गोहस इममिममगोहस स्वाहा स्वाहा गोहस इममिममगोहस स्वाहा स्वाहा स्वाहा गुंहसो गुंहस स्वाहा नमो नमः स्वाहा गुंहसो गुंहस स्वाहा नमः स्वाहा नमो नमः स्वाहा स्वाहा नमो यो यो नमः स्वाहा स्वाहा नमो यः नमो यो यो नमो नमो य इदमिदं यो नमो नमो य इदम् इदमिदं यो य इदं चकार चकार इदं यो य इदं चकार इदं चकार चकार इदमिदं चकारादित्यमादित्यं चकारेदमिदं चकारादित्यं चकारादित्यमादित्यं चकार चकारादित्यं जरञ्जरमादित्यं चकार चकारादित्यं जरन्निः आदित्यं जरञ्जरमादित्यमादित्यं जरन्निरणे जरमादित्यम् वादित्यञ्जरुन्निः चिरन्निर्निश्चरञ्जरुन्निर्वपतिवपति निश्चरञ्जरन्निर्वपति निर्वपतिवरोवरोपतिवरो दक्षिणा दक्षिणावरोपतिवपतिवरो दक्षिणा दक्षिणावरोवरो दक्षिणाग्नावैष्णवमाग्नावैष्णवं दक्षिणा दक्षिणाग्नावैष्टवं दक्षिणा दक्षिणाग्नावैष्टवमेकादशकपालम् एकादशकपालमाग्नावैष्णवमेकादशकपालम् वामनोवामन एकादशकपालमाग्नावैष्णवमाग्नावैष्णवमेकादशकपालम् वामनः वैष्णवमित्याग्नावैष्णवम् एकादशकपालम् वामनो वामन एकादशकपालमेकादशकपालम् वामनो वही वामन एकादशकपालमेकादशकपालम् वामनो वही एकादशकपालमित्येकादश कपालम् वामनो वही वामनो वामन वही दक्षिणा दक्षिणा वही वामनो वामनो वही दक्षिणा वही दक्षिणा दक्षिणा वही दक्षिणाग्ने सोमीयमग्ने सोमीयम् दक्षिणा वही दक्षिणाग्ने सोमीयम् दक्षिणाग्ने सोमीयमग्ने सोमेयम् दक्षिणा दक्षिणाग्ने सोमीयमेकादशकपालमेकादशकपालमग्ने सोमेयम् दक्षिणा दक्षिणाग्ने सोमीयमेकादशकपालम् अग्ने सोमीयमेकादशकपालमेकादशकपालमग्ने सोमीयमग्ने सोमीयमेकादशकपालकौ हिरण्यकौ हिरण्यमेकादशकपालमग्ने सोमीयमग्ने सोमीयमेकादशकपालकौ हिरण्यम् एकादशकपालकौ हिरण्यकौ हिरण्यमेकादशकपालमेकादशकपालकौ हिरण्यम् दक्षिणा दक्षिणा हिरण्यमेकादशकपालमेकादशकपालकौ हिरण्यम् दक्षिणा एकादशकपालमित्येकादशकपालम् हिरण्यम् दक्षिणा दक्षिणा हिरण्यकौ हिरण्यम् दक्षिण इन्द्रमैन्द्रम् दक्षिणा हिरण्यकौ हिरण्यम् दक्षिण इन्द्रम् दक्षिणैन्द्रमैन्द्रम् दक्षिणा दक्षिणैन्द्रमेकादशकपालमेकादशकपालमैन्द्रम् दक्षिणा दक्षिणैन्द्रमेकादशकपालम् ऐन्द्रमेकादशकपालमेकादशकपालमैन्द्रमैन्द्रमेकादशकपालम् ऋषभ एकादशकपालमैन्द्रमैन्द्रमेकादशकपालमृषभः एकादशकपालमृषभर्षभ एकादशकपालमेकादशकपालमृषभो वही बह्यर्षभ एकादशकपालमेकादशकपालमृषभो वही एकादशकपालमित्येकादशकपालम् ऋषभो वही बह्यर्षभर्षभो वही दक्षिणा दक्षिणा बह्यर्षभर्षभो वही दक्षिणा वही दक्षिणा दक्षिणा वही दक्षिणाग्नेयमाग्नेयम् दक्षिणा वही दक्षिणाग्नेयम् दक्षिणाग्नेयमाग्नेयम् दक्षिणा दक्षिणाग्नेयमष्टाकपालमष्टाकपालमाग्नेयम् दक्षिणा दक्षिणाग्नेयमष्टाकपालम् आग्नेयमष्टाकपालमष्टाकपालमाग्नेयमाग्नेयमष्टाकपालमैन्द्रमैन्द्रमष्टाकपालमाग्नेयमाग्नेयमष्टाकपालमैन्द्रम् अष्टाकपालमैन्द्रमैन्द्रमष्टाकपालमष्टाकपालमैन्द्रम् दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा दक्षिणा द दक्षिणा दक्षिणा वासो वासो दक्षिणा सरस्वत्यै सरस्वत्यै दक्षिणा वासो वासो दक्षिणा सरस्वत्यै दक्षिणा सरस्वत्यै सरस्वत्यै दक्षिणा दक्षिणा सरस्वत्यै जरुञ्जरगं सरस्वत्यै दक्षिणा दक्षिणा सरस्वत्यै जरुं सरस्वत्यै जरुञ्जरगं सरस्वत्यै सरस्वत्यै जरुगं सरस्वते सरस्वते जरुगं सरस्वत्यै सरस्वत्यै जरुगं सरस्वते जरुगं सरस्वते सरस्वते जरुञ्जरगं सरस्वते जरुञ्जरगं सरस्वते जरुञ्जरगं सरस्वते जरुं सरस्वते जरुञ्जरगं सरस्वते सरस्वते जरुं मिथुनौ मिथुनौ जरुगं सरस्वते सरस्वते जरुं मिथुनौ मिथुनौ मिथुनौ जरुञ्जरं मिथुनौ गावौ गावौ मिथुनौ जरुञ्जरं मिथुनौ गावौ मिथुनौ गावौ गावौ मिथुनौ मिथुनौ गावौ दक्षिणा दक्षिणा गावौ मिथुनौ मिथुनौ गावौ दक्षिणा गावौ दक्षिणा दक्षिणा गावौ गावौ दक्षिणा दक्षिणेति दक्षिणा अग्नेयमष्टाकपालमष्टाकपालमाग्नेयमाग्नेयमष्टाकपालन्निरष्टाकपालमाग्नेयमाग्नेयमष्टाकपालन्निः अष्टाकपालन्निर्निरष्टाकपालमष्टाकपालन्निर्वपदि वपदि निरष्टाकपालमष्टाकपालन्निर्वपदि अष्टाकपालमित्यष्टाकपालम् निर्वपदि वपदि निर्निर्वपदि सौम्यगो सौम्यं वपदि निर्निर्वपदि सौम्यं सौम्यगो सौम्यं वपदि वपदि सौम्यं जरुञ्जरगो सौम्यं वपदि वपदि सौम्यं जरुं सौम्यं जरुञ्जरगो सौम्यगो सौम्यं जरुगो सावित्रगो सावित्रं जरुगो सौम्यगो सौम्यं जरुगो सावित्रं जरुगो सावित्रगो सावित्रं जरुञ्जरगो सावित्रं द्वादशकपालं द्वादशकपालगो सावित्रं जरुञ्जरगो सावित्रं द्वादशकपालं सावित्रं द्वादशकपालं द्वादशकपालगो सावित्रगो सावित्रं द्वादशकपालगो सारस्वतगो सारस्वतं द्वादशकपालगो सावित्रगो सावित्रं द्वादशकपालगो सारस्वतं द्वादशकपालगो सारस्वतगो सारस्वतं द्वादशकपालं द्वादशकपालगो सारस्वतं जरुञ्जरगो सारस्वतं द्वादशकपालं द्वादशकपालगो सारस्वतं जरुं द्वादशकपालमिति द्वादशकपालं सारस्वतं जरुञ्जरगो सारस्वतगो सारस्वतं जरुं बौष्णं बौष्णं जरुञ्जरगो सारस्वतगो सारस्वतं जरुं बौष्णं जरुं बौष्णं बौष्णं जरुञ्जरं बौष्णं जरुञ्जरं बौष्णं जरुञ्जरं बौष्णं जरुं बौष्णं जरुञ्जरं बौष्णं बौष्णं जरुं मारुतं मारुतं जरुं बौष्णं बौष्णं जरुं मारुतं जरुं मारुतं मारुतं जरुञ्जरं मारुतगो सप्तकपालगो सप्तकपालं मारुतं जरुञ्जरं मारुतगो सप्तकपालं मारुतगो सप्तकपालगो सप्तकपालं मारुतं मारुतगो सप्तकपालं वैश्वदेवीं वैश्वदेवीगो सप्तकपालं मारुतं मारुतगो सप्तकपालं वैश्वदेवी सप्तकपालं वैश्वदेवीं वैश्वदेवीगो सप्तकपालगो सप्तकपालं वैश्वदेवी मामिक्षा मामिक्षां वैश्वदेवीगो सप्तकपालगो सप्तकपालं वैश्वदेवी मामिक्षां सप्तकपालमिति सप्ताकपालं वैश्वदेवी मामिक्षा मामिक्षां वैश्वदेवीं वैश्वदेवी मामिक्षां द्यावा पृथिव्यं द्यावा पृथिव्यमामिक्षां वैश्वदेवीं वैश्वदेवी मामिक्षां द्यावा पृथिव्यं वैश्वदेवीमिति वैश्वादेवी मामिक्षां द्यावा पृथिव्यं द्यावा पृथिव्यमामिक्षा मामिक्षां द्यावा पृथिव्यमेककपालमेककपालं द्यावा पृथिव्यमामिक्षा मामिक्षां द्यावा पृथिव्यमेककपालं द्यावा पृथिव्यमेककपालमेककपालं द्यावा पृथिव्यं द्यावा पृथिव्यमेककपालं द्यावा पृथिव्यमिति द्यावा पृथिव्यम् एककपालमित्येकाकपालम् ऐन्द्राग्नमेकादशकपालमेकादशकपालमैन्द्राग्नमैन्द्राग्नमेकादशकपालं मारुतीं मारुतीमेकादशकपालमैन्द्राग्नमैन्द्राग्नमेकादशकपालं मारुतीमेकादशकपालं मारुतीं मारुतीमेकादशकपालमेकादशकपालं मारुती मामिक्षा मामिक्षां मारुतीमेकादशकपालमेकादशकपालं मारुती मामिक्षामेकादशकपालमित्येकादशकपालं मारुती मामिक्षा मामिक्षां मारुतीं मारुती मामिक्षा वारुणीं वारुणी मामिक्षां मारुतीं मारुती मामिक्षां वारुणीं मामिक्षां वारुणीं वारुणी मामिक्षा मामिक्षां वारुणी मामिक्षां वारुणी मामिक्षा मामिक्षां वारुणी मामिक्षां वारुणी मामिक्षा मामिक्षां वारुणीं वारुणी मामिक्षां कायं काय मामिक्षां वारुणीं वारुणी मामिक्षां कायं मामिक्षां कायं काय मामिक्षा मामिक्षां कायमेककपालमेककपालं काय मामिक्षा मामिक्षां कायम् कायमेककपालमेककपालं कायं कायमेककपालं मृघास्यान् मृघास्यानेककपालं कायं कायमेककपालं मृघास्यान् मृघास्यान् मृघास्यानेककपालमेककपालं मृघास्यान् हरामहे हरामहे मृघास्यानेककपालमेककपालं मृघास्यान् हरामहे एककपालमित्येकाकपालं मृघास्यान् हरामहे हवामहे मृघास्यान् मृघास्यान् हरामहे मरुतो मरुतो हवामहे मृघास्यान् मृघास्यान् हवामहे मरुतः घास्यानिति प्राघास्यानो हवामहे मरुतो मृतो हवामहे हवामहे मरुतो यज्ञवाहसो यज्ञवाहसो मरुतो हवामहे हवामहे मरुतो यज्ञवाहसः मरुतो यज्ञवाहसो यज्ञवाहसो मरुतो मरुतो यज्ञवाहसः करम्भेण करम्भेण यज्ञवाहसो मरुतो मरुतो यज्ञवाहसः करम्भेण यज्ञवाहसः करम्भेण करम्भेण यज्ञवाहसो यज्ञवाहसः करम्भेण सदोषसः सदोषसः करम्भेण यज्ञवाहसो यज्ञवाहसः करम्भेण सदोषसः यज्ञवाहस इति यज्ञवाहसः करम्भेण सदोषसः सदोषसः करम्भेण करम्भेण सदोषसः सदोषस इति स जोषसः मोषूणो नस्सुमो मोषूण इन्द्रेन्द्र नस्सुमो मोषूण इन्द्र इति मो सूनो नस्सु सोन इन्द्रेन्द्र नस्सु सोन इन्द्र इन्द्रेन्द्र नो न इन्द्र पृत्सु पृथ्वीन्द्र नो न इन्द्र पृत्सु इन्द्र पृत्सु पृथ्वीन्द्रेन्द्र पृत्सु देवदेव पृथ्वीन्द्रेन्द्र पृत्सु देव पृत्सु देवदेव पृत्सु पृत्सु देवास्त्वस्तु देव पृत्सु पृत्सु देवास्तु देवास्तु देवसु देवास्त्वस्तु देव देवास्तु स्मस्मास्तु देव देवास्तु स्मास्तु स्मस्मास्त्वस्तु स्मते ते स्मास्त्वस्तु स्मते स्मते ते स्मस्मते सुष्मिन् सुष्मिन् ते स्मस्मते सुष्मिन्नो सुष्मिन् वया वया सुष्मिन् देते सुष्मिन् वया सुदानवः सुदानवः सुदानवः सुदानव इतेत सुदानवः दानव इति सुदानवः अग्नयनेकवदेऽग्नयेऽग्नयनेकवदे पुरोडाशम् पुरोडाशमनेकवदेऽग्नयेऽग्नयनेकवदे पुरोडाशम् अनेकवदे पुरोडाशम् पुरोडाशमनेकवदेऽनेकवदे पुरोडाशमष्टाकपालमष्टाकपालम् पुरोडाशमनेकवदेऽनेकवदे पुरोडाशमष्टाकपालम् पुरोडाशमष्टाकपालमष्टाकपालम् पुरोडाशम् पुरोडाशमष्टाकपालन्निर्निरष्टाकपालम् पुरोडाशम् पुरोडाशमष्टाकपालन्निः अष्टाकपालमित्यष्टाकपालम् साकं सूर्येण सूर्येण साकं भवति भवति साकं सूर्येण सूर्येणोद्यतोद्यता सूर्येण सूर्येणोद्यता मरुद्भ्यो मरुद्भ्य उद्यता सूर्येण सूर्येणोद्यता मरुद्भ्यः मरुद्भ्यश्चरञ्जरम् मरुद्भ्यो गृहमेधिभ्यो गृहमेधिभ्यो मरुद्भ्यश्चरञ्जरम् मरुद्भ्यो गृहमेधिभ्यः क्रीडिभ्यः क्रीडिभ्यः पुरोडाशको सप्तकपालको सप्तकपालम् पुरोडाशिम् क्रीडिभ्यः क्रीडिभ्यः पुरोडाशको सप्तकपालम् क्रीडिभ्यैति क्रीडेभ्यः पुरोडाशको सप्तकपालको सप्तकपालम् पुरोडाशम् पुरोडाशको सप्तकपालम् निर्णिःसप्तकपालम् पुरोडाशम् पुरोडाशको सप्तकपालन्निः सप्तकपालमिति सप्तकपालम् सूर्येणोद्यतोद्यता सूर्येण सूर्येणोद्यता ज्ञेयमाज्ञेयमुद्यता सूर्येण सूर्येणोद्यता ज्ञेयम् ष्टाकपालमष्टाकपालमाग्नेयमुद्यतोद्यताग्नेयमष्टाकपालम्पतिपतिनिर्ष्टाकपालमाग्नेयमाग्नेयमष्टाकपालन्निरष्टाकपालमष्टाकपालनिर्वपतिमपतिनिरष्टाकपालमष्टाकपालनिर्वपति निःस्वात्तेभ्यो निःस्वात्तेभ्यो अभिवान्याये दुग्धे निःस्वात्तेभ्य इत्यग्ने स्वात्तेभ्यः भिवानियाये दुग्धे दुग्धेऽभिवानियायाभिवानियाये दुग्धे मन्थम् मन्थम् दुग्धेऽभिवानियायाभिवानियाये दुग्धे मन्थम् इत्यभिवान्यायैथे मन्थम् मन्थम् दुग्धे दुग्धे मन्थमेतदेतन्मन्थम् दुग्धे दुग्धे मन्थमेतत् मन्थमेतदेतन्मन्थम् मन्थमेतत्येत एतन्मन्थम् मन्थमेतत्ते एतदेतत्ते पितामह पितामह एतदेतत्ते पितामह पितामह पितामह ते ते पितामह प्रपितामह प्रपितामह पितामह ते ते पितामह प्रपितामह पितामह प्रपितामह प्रपितामह पितामह पितामह प्रपितामह ये ये प्रपितामह पितामह पितामह प्रपितामह ये पितामह ये ये प्रपितामह प्रपितामह ये च ये प्रपितामह प्रपितामह ये च पितामहेति प्रपितामह ये च ये ये चत्वान् त्वान् ते ये चत्वान् त्वान् च चत्वामन्वनत्वान् च चत्वामनो त्वामन्वनत्वान् त्वामन्वत्रात्राणत्वान् त्वामन्वत्रान्वत्रात्रान्वन्वत्र पितरः पितरोत्रान्वन्वत्र पितरः अत्र पितरः पितरोत्रात्र पितरो यथा भागम् यथा भागम् पितरोत्रात्र पितरो यथा भागम् पितरो यथा भागम् यथा भागम् पितरः पितरो यथा भागम् मन्दध्वम् मन्दध्वम् यथा भागम् पितरः पितरो यथा भागम् मन्दध्वम् यथा भागम् मन्दध्वम् मन्दध्वम् यथा भागम् मन्दध्वगोंसु सन्दृशगोंसु सन्दृशम् मन्दध्वम् यथा भागम् यथा भागम् मन्दध्वगोंसु सन्दृशम् यथा भागमिति यथा भागम् मन्दध्वगोंसु सन्दृशगोंसु सन्दृशम् मन्दध्वम् मन्दध्वगोंसु सन्दृशम् त्वात्वासु सन्दृशम् मन्दध्वम् मन्दध्वगोंसु सन्दृशम् सन्दृशम् त्वात्वासु सन्दृशगोंसु सन्दृशम् त्वा वयम् वयम् त्वासु सन्दृशगोंसु सन्दृशम् त्वा वयम् सन्दृशमिति सुसन्दृशम् त्वा वयम् वयम् त्वा त्वा वयम् मघवन् मघवन् वयम् त्वा त्वा वयम् मघवन् वयम् मघवन् मघवन् वयम् वयम् मघवन् वन्द्य श्रीमहि मन्द श्रीमहि मघवन् वयम् वयम् मघवन् वन्द्य श्रीमहि मघवन् मन्द श्रीमहि मन्द श्रीमहि मघवन् मघवन् मन्द श्रीमहि मघवन्निति मघवन् मन्द श्रीमहीति मन्द श्रीमहि नोनम् नोनम् प्रणोनम् पूर्णवन्धुरः पूर्णवन्धुरो नोनम् प्रणोनम् पूर्णवन्धुरः पूर्णवन्धुरः पूर्णवन्धुरो नोनम् नोनम् पूर्णवन्धुरस्तुतः स्तुतः पूर्णवन्धुरो नोनम् नोनम् पूर्णवन्धुरस्तुतः पूर्णवन्धुरस्तुतः स्तुतः पूर्णवन्धुरः पूर्णवन्धुरस्तुतो यासि यासि स्तुतः पूर्णवन्धुरः पूर्णवन्धुरस्तुतो यासि पूर्णवन्धुर इति पूर्णवन्धुरः पितरः पितरो मे मदन्तामेव दन्त पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः मे मदन्त पितरः पितरो मे मदन्तामेव दन्त पितरो मे मदन्त पितरः मे मदन्त पितरः पितरो मे मदन्तामेव दन्त पितरो मे मदन्त पितरः पितरो मे मदन्तामेव दन्त पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे मदन्त पितरः पितरो मे पृथिवीं मातरं वातरं यद्यान्यान्यन्मातरम् यन्मातरम् मातरम् यद्यन्मातरम् पितरम् पितरम् मातरम् यद्यन्मातरम् पितरम् मातरम् पितरम् पितरम् मातरम् मातरम् पितरम् वा पितरम् मातरम् मातरम् पितरम् वा पितरम् वा पितरम् पितरम् वादिहिगुंसिमदिहिगुंसिम वा पितरम् पितरम् वादिहिगुंसिमादिहिगुंसिमदिहिगुंसिम वा वादिहिगुंसिमागुंसिमेदिहिगुंसिमाग्निर्माग्निरग्निर्मातस्मात् तस्मान्माग्निरग्निर्मातस्मात् मातस्मादेन स एन सस्तस्मान् मातस्मादेन सह अस्मादेन स एन सस्तस्मात्तस्मादेन शोगारोहवत्योगारोहवत्येन सस्तस्मात्तस्मादेन शोगारोहवत्यः येन शोगारोहवत्योगारोहवत्येन स एन शोगारोहवत्यः प्रप्रगारोहवत्येन स एन शोगारोहवत्यः प्रागारोहवत्यः प्रप्रगारोहवत्योगारोहवत्यः प्रमुञ्जदो मुञ्जद प्रगारोहवत्योगारोहवत्यः प्रमुञ्जदो गारोहवत्य इति गारोहवत्यः प्रमुञ्जद मुञ्जद प्रप्रमुञ्जद मामनेन समित्यनेन सम् प्रतिपोरुषमेककपालान् प्रतिपोरुषम् प्रतिपोरुषमेककपालान् निर्निरेककपालान् प्रतिपोरुषम् प्रतिपोरुषमेककपालान्निः प्रतिपोरुषमिति प्रतिपोरुषम् एककपालान् निर्निरेककपालानेककपालान् निर्वपतिवपति निरेककपालानेककपालान् निर्वपति एककपालानित्येकपालान् निर्वपतिवपति निर्निर्वपत्येकमेकम् वपति निर्निर्वपत्येकम् एकमेकम् वपति वपत्येकमतिरिक्तमतिरिक्तमेकम् वपति वपत्येकमतिरिक्तम् एकमतिरिक्तमतिरिक्तमेकमेकमतिरिक्तम् यावन्तो यावन्तोऽतिरिक्तमेकमेकमतिरिक्तम् यावन्तः अतिरिक्तम् यावन्तो यावन्तोऽतिरिक्तमतिरिक्तम् यावन्तो गृह्या गृह्या यावन्तोऽतिरिक्तमतिरिक्तम् यावन्तो गृह्याः यावन्तो गृह्या गृह्या यावन्तो यावन्तो गृह्यास्म स्म गृह्या यावन्तो यावन्तो गृह्यास्मः स्मो गृह्या गृह्यास्मस्तेभ्यस्तेभ्य स्मो गृह्या गृह्यास्मस्तेभ्यः स्मस्तेभ्यस्तेभ्यस्मस्मस्तेभ्यः कङ्कन्देभ्यस्मस्मस्तेभ्यस्कम् तेभ्यः कङ्कन्देभ्यस्तेभ्यः कमकरमकरम् कन्देभ्यस्तेभ्यः कमकरम् ममकरमकरङ्कमकरम् वशूनाम् वशूनामकरम् कङ्कमकरम् वशूनाकरम् वशूनाम् वशूनामकरमकरम् वशूनागुं शर्म शर्म वशूनामकरमकरम् वशूनागुं शर्म शूनागुं शर्म शर्म वशूनाम् वशूनागुं शर्मास्य शर्म वशूनाम् वशूनागुं शर्मासि शर्मास्य शर्म शर्मासि शर्म शर्मासि शर्म शर्मासि शर्म शर्म शर्मास्य शर्म यजमानस्य यजमानस्य शर्मास्य शर्म यजमानस्य यजमानस्य यजमानस्य शर्म शर्म यजमानस्य शर्म शर्म यजमानस्य शर्म शर्म यजमानस्य शर्म यजमानस्य शर्म शर्म यजमानस्य यजमानस्य शर्म मे यजमानस्य यजमानस्य शर्म मे शर्म मे मे शर्म शर्म मे यच्छ यच्छ मे शर्म शर्म मे यच्छ यच्छ यच्छ मे मे यच्छैक एको यच्छ मे मे यच्छैकः यच्छैक एको यच्छ यच्छैक एवै वैको यच्छ यच्छैक एव एक एक एव रुद्रो रुद्र एवैक एक एव रुद्रः एव रुद्रो रुद्र एवैव रुद्रो नन रुद्र एवैव रुद्रो न रुद्रो रुद्रोण द्वितीयाय द्वितीयाय रुद्रो रुद्रोण द्वितीयाय द्वितीयाय द्वितीयाय नन द्वितीयाय तस्थे तस्थे द्वितीयाय नन द्वितीयाय तस्थे द्वितीयाय तस्थे तस्थे द्वितीयाय द्वितीयाय तस्थ आकुराकुस्तस्थे द्वितीयाय द्वितीयाय तस्थ आकुः आकुराकुस्तस्थे तस्थ आकुस्थेत आकुस्तस्थे तस्थ आकुस्ते आकुस्तेत आकुराकुस्ते रुद्र रुद्रत आकुराकुस्ते रुद्र रुद्र रुद्रते ते रुद्र पशुः पशु रुद्र ते रुद्र पशुः रुद्र पशुः पशु रुद्र रुद्र पशुस्तन्तम् पशु रुद्र रुद्र पशुस्तम् पशुस्तन्तम् पशुः पशुस्तञ्जुषस्वजुषस्वतम् पशुः पशुस्तञ्जुषस्व जुषस्वजुषस्वतन्तञ्जुषस्वैष एष जुषस्वतन्तञ्जुषस्वैषः एषते रुद्र रुद्रत एष एष ते रुद्र रुद्र रुद्रते ते रुद्र भागो भागो रुद्रते ते रुद्र भागः रुद्र भागो भागो रुद्र रुद्र भागो भागः सह भागो भागः सह स्वस्रा स्वस्रा सह भागो भागः सह स्वस्रा स्वस्रा स्वस्रा सह स्वस्राम्बिकयाम्बिकया स्वस्रा सह स्वस्राम्बिकया स्वस्राम्बिकयाम्बिकया स्वस्रा स्वस्राम्बिकया तन्तमम्बिकया स्वस्रा स्वस्राम्बिकजातम् अम्बिकया तन्तमम्बिकयाम्बिकया तञ्जुषस्व जुषस्वतमम्बिकयाम्बिकया तञ्जुषस्व जुषस्व जुषस्वतन्तम् भेषजञ्जुषस्व भेषजम् भेषजञ्जुषस्व तन्तञ्जुषस्व भेषजम् भेषजङ्गवेगवे भेषजम् भेषजङ्गवे श्वाजाश्वाजगवे भेषजम् भेषजङ्गवे श्वाजाश्वाजगवेगवेश्वाय पुरुषाय भेषजम् भेषजम् पुरुषायाश्वाजाश्वाज पुरुषाय भेषजम् मूजवतोत्यति मूजवतः परः परो मूजवतोति मूजवतोत्यति मूजवतो मोजवतोतीहिष्यति मोजवतो मोजवतोतीः मोजवत इति मोजावतः श्रुत्यतीष्यवत धन्वावत धन्वेष्यतिष्यवत धन्वाष्यवत धन्वावत धन्वेष्यवत धन्वा पिनाक हस्तः पिनाक हस्तोवत धन्वेष्यवत धन्वा पिनाक हस्तः अवत धन्वा पिनाक हस्तः पिनाक हस्तोवत धन्वावत ैन्द्राग्नम् द्वादशकपालम् द्वादशकपालमैन्द्राग्नमैन्द्राग्नम् द्वादशकपालम् वैश्वदेवम् वैश्वदेवम् द्वादशकपालमैन्द्राग्नमैन्द्राग्नम् द्वादशकपालम् वैश्वदेवम् इन्द्राग्नमित्यैन्द्राग्नम् द्वादशकपालम् वैश्वदेवम् वैश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवम् जरुम् जरुम् वैश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवम् जरुम् द्वादशकपालमिति द्वादशकपालम् वैश्वदेवम् जरुम् जरुम् वैश्वदेवम् वैश्वदेवम् जरुमिन्द्राजेन्द्राय जरुम् वैश्वदेवम् वैश्वदेवम् जरुमिन्द्राज वैश्वदेवम् जरुमिन्द्राजेन्द्राय जरुम् जरुमिन्द्राज सुनासीराज सुनासीराजेन्द्राय जरुम् जरुमिन्द्राज सुनासीराज ్రోడాశం द्वादशकपालम् वायव्यम् वायव्यम् द्वादशकपालम् द्वादशकपालम् वायव्यम् वयप्रयो वायव्यम् द्वादशकपालम् द्वादशकपालम् वायव्यम् वयः द्वादशकपालम् द्वादशकपालम् वायव्यम् वयः पयो वायव्यम् वायव्यम् वयः सौर्यगौ सौर्यम् वयो वायव्यम् वायव्यम् वयः सौर्यम् सौर्यगौ सौर्यम् वयः पय सौर्यमेककपालमेककपालगौ सौर्यम् वयः पय सौर्यमेककपालम् सौर्यमेककपालमेककपालगौ सौर्यगौ सौर्यमेककपालम् द्वादशकपन् द्वादशकपालम् सौर्यगौ सौर्यमेककपालम् द्वादशकवम् एककपालम् द्वादशकवन् द्वादशकपमेककपालमेककपालम् द्वादशकपकंसेरकंसेरम् द्वादशकपमेककपालमेककपालम् द्वादशकपकंसेरम् एककपाल ेकाकपालम् द्वादशकपकंसेरकंसेरम् द्वादशकपन् द्वादशकपकंसेरम् दक्षिणा दक्षिणासेरम् द्वादशकपन् द्वादशकपकंसेरम् दक्षिणा द्वादशकपमिति द्वादशाकपम् सेरम् दक्षिणा दक्षिणासेरकंसेरम् दक्षिणाग्नेयमाग्नेयम् दक्षिणासेरकंसेरम् दक्षिणाग्नेयम् दक्षिणाग्नेयमाग्नेयम् दक्षिणा दक्षिणाग्नेयमष्टाकपालमष्टाकपालमाग्नेयम् दक्षिणा दक्षिणाग्नेयमष्टाकपालम् आग्नेयमष्टाकपालमष्टाकपालमाग्नेयमाग्नेयमष्टाकपालम् निर्णयष्टाकपालमाग्नेयम् ष्टाकपालन्निर्णष्टाकपालमष्टाकपालन्निर्वपतिवपतिनिरष्टाकपालमष्टाकपालन्निर्वपदीपालमित्यष्टाकपालम्निर्वपतिवपति रौद्रगौ रौद्रं वपति निर्निर्वपति रौद्रम् ैन्द्रमैन्द्रम् जुरुङ्गावेधुकङ्गावेधुकम् चरुमैन्द्रम् चुरमैन्द्रमैन्द्रम् चरुम् चुरुमैन्द्रम् दध्यैन्द्रम् चरुम् चुरुमैन्द्रम् दधि ऐन्द्रम् दधिरध्यैन्द्रमैन्द्रम् दधि वारुणम् वारुणम् दध्यैन्द्रमैन्द्रम् दधि वारुणम् दधि वारुणम् वारुणम् दधि दधि वारुणम् यवमयम् वारुणम् दधि दधि वारुणम् यवमयम् वारुणम् यवमयम् यवमयम् वारुणम् वारुणम् यवमयम् चरुम् चरुम् यवमयम् वारुणम् वारुणम् यवमयम् चरुम् यवमयम् चरुम् चरुम् यवमयम् यवमयम् चरुम् वहिनी वहिनी चरुम् यवमयम् यवमयम् जुरुम् वहिनी वहिनी जुरुम् जुरुम् वहिनी धेनुर्धेनुर्वहिनी जुरुम् जुरुम् वहिनी धेनुः वहिनी धेनुर्धेनुर्वहिनी वहिनी धेनुर्दक्षिणा दक्षिणा धेनुर्वहिनी वहिनी धेनुर्दक्षिणा धेनुर्दक्षिणा दक्षिणा धेनुर्धेनुर्दक्षिणा ये ये दक्षिणा धेनुर्धेनुर्दक्षिणा ये दक्षिणाये रे दक्षिणा दक्षिणाये देवा देवाये दक्षिणा दक्षिणाये देवा ये देवा देवाये ये देवाः पुरःसदः पुरःसदो देवाये ये देवाः पुरःसदः पुरःसदः पुर पुरस्सदो देवा देवाः पुरस्सदोऽग्निनेत्रा अग्निनेत्राः पुरस्सदो देवा देवाः पुरस्सदोऽग्निनेत्राः पुरस्सदोऽग्निनेत्रा अग्निनेत्राः पुरस्सदः पुरस्सदोऽग्निनेत्रा दक्षिणसुदो दक्षिणसुदोऽग्निनेत्राः पुरस्सदः पुरस्सदोऽग्निनेत्रा दक्षिणसुदः अग्निनेत्रा दक्षिणसुदो दक्षिणसुदोऽग्निनेत्रा अग्निनेत्रा दक्षिणसुदो यमनेत्राजमनेत्रा दक्षिणसुदो अग्निनेत्रा अग्निनेत्रा दक्षिणसुदो यमनेत्रा अग्निनेत्रा इत्यग्निनेत्राः दक्षिणसुदो यमनेत्राजमनेत्रा दक्षिणसुदो दक्षिणसुदो यमनेत्राः पश्चात्सदः पश्चात्सदो यमनेत्रा दक्षिणसुदो दक्षिणसुदो यमनेत्राः पश्चात्सदः दक्षिणसदक्षिणासदः यमनेत्राः पश्चात्सदः पश्चात्सदो यमनेत्राजमनेत्राः पश्चात्सदस्य मित्रुनेत्रास्य मित्रुनेत्राः पश्चात्सदो यमनेत्राजमनेत्राः पश्चात्सदस्य मित्रुनेत्राः नेत्रा इति यमनेत्राः पश्चात्सदस्य मित्रुनेत्रास्य मित्रुनेत्राः पश्चात्सदः पश्चात्सदस्य मित्रुनेत्रा उत्तरसद उत्तरसदस्य मित्रुनेत्राः पश्चात्सदः पश्चात्सदस्य मित्रुनेत्रा उत्तरसदः पश्चात्सद इति पश्चात्सदः मित्रुनेत्रा उत्तरसद उत्तरसदस्य मित्रुनेत्रास्य मित्रुनेत्रा उत्तरसदो वरुणनेत्रा वरुणनेत्रा उत्तरसदस्य मित्रुनेत्रास्य मित्रुनेत्रा उत्तरसदो वरुणनेत्राः मित्रुनेत्रा इति सवितृनेत्राः उत्तरसदो वरुणनेत्रा वरुणनेत्रा उत्तरसद उत्तरसद वरुणनेत्रा उपरिषद उपरिषदो वरुणनेत्रा उत्तरसद उत्तरसदो वरुणनेत्रा उपरिषदः करसद इत्युत्तरसदः वरुणनेत्रा उपरिषद उपरिषदो वरुणनेत्रा वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा बृहस्पतिनेत्रा उपरिषदो वरुणनेत्रा वरुणनेत्रा उपरिषदो बृहस्पतिनेत्राः वरुणनेत्रा इति वरुणनेत्राः उपरिषदो बृहस्पतिनेत्रा बृहस्पतिनेत्रा उपरिषद उपरिषदो बृहस्पतिनेत्रा रक्षोहणो रक्षोहणो बृहस्पतिनेत्रा उपरिषद उपरिषदो बृहस्पतिनेत्रा रक्षोहणः परिषद इत्युपरिषदः बृहस्पतिनेत्रा रक्षोहणो रक्षोहणो बृहस्पतिनेत्रा बृहस्पतिनेत्रा रक्षोहणस्ते ते रक्षोहणो बृहस्पतिनेत्रा बृहस्पतिनेत्रा रक्षोहणस्ते बृहस्पतिनेत्रा इति बृहस्पतिनेत्राः रक्षोहणस्ते ते रक्षोहणो रक्षोहणस्तेनो नस्ते रक्षोहणो रक्षोहणस्तेनः रक्षोहण इति रक्षोहणः तेनो नस्ते तेनः पान्तु पान्तु नस्ते तेनः पान्तु पान्तु पान्तुमानः पान्तु ते ते पान्तुमानः पान्तु ते पान्तु ते ते पान्तु पान्तु तेनो नस्ते पान्तु पान्तु तेनः तेनो नस्ते तेनो वन्तवन्तु नस्ते तेनो वन्तु वन्तवन्तु नो नो वन्तु तेभ्यस्तेभ्यो वन्तु नो नो वन्तु तेभ्यः वन्तु तेभ्यस्तेभ्यो वन्तवन्तु तेभ्यो नमो नमस्तेभ्यो वन्तवन्तु तेभ्यो नमः तेभ्यो नमो नमस्तेभ्यस्तेभ्यो नमस्तेभ्यस्तेभ्यो नमस्तेभ्यस्तेभ्यो नमस्तेभ्यः नमस्तेभ्यस्तेभ्यो नमो नमस्तेभ्यः स्वाहा स्वाहा तेभ्यो नमो नमस्तेभ्यः स्वाहाभ्यः स्वाहा स्वाहा तेभ्यस्तेभ्यः स्वाहा समूढगो समूढग् स्वाहा तेभ्यस्तेभ्यः स्वाहा समूढम् स्वाहा समूढगो समूढग् स्वाहा स्वाहा समूढगो रक्ष रक्ष समूढग् स्वाहा स्वाहा समूढगो रक्षः समूढगो रक्ष रक्ष समूढगो समूढगो रक्ष सन्दग्धगो सन्दग्धगो रक्ष समूढगो समूढगो रक्ष सन्दग्धम् समूढमिति सम्पूढम् रक्ष सन्दग्धगो सन्दग्धगो रक्ष रक्ष सन्दग्धगो रक्ष रक्ष सन्दग्धगो रक्ष रक्ष सन्दग्धगो रक्षः सन्दग्धगो रक्ष रक्ष सन्दग्धगो सन्दग्धगो रक्ष इदमिदम् रक्ष सन्दग्धगो सन्दग्धगो रक्ष इदम् सन्दग्धमिति सन्दग्धम् रक्ष इदमिदम् रक्ष रक्ष इदमहम् इदमहम् इदमिदमहगो सगो स रक्षोहमिदमिदमहगो रक्षः भागो रक्ष रक्षोः भागो रक्षोभ्यभिरक्षोः भागो रक्षोभिः रक्षोभ्यभिरक्ष रक्षोभि सगो समभिरक्षो रक्षोभि अभिसगोसमभ्यभिसन्दहामि दहामि समभ्यभि सन्दहामि सन्दहामि दहामि सगो सन्दहाम्यग्नजे यज्ञजे दहामि सगो सन्दहाम्यग्नजे यज्ञजे यज्ञजे रक्षोघ्ने रक्षोघ्ने रक्षोघ्ने यज्ञजे यज्ञजे रक्षोघ्ने स्वाहा स्वाहा रक्षोघ्ने यज्ञजे रक्षोघ्ने स्वाहाघ्ने स्वाहा स्वाहा रक्षोघ्ने रक्षोघ्ने स्वाहा यमाय यमाय स्वाहा रक्षोघ्ने रक्षोघ्ने स्वाहा यमाय रक्षोघ्न इति रक्षः घ्ने स्वाहा यमाय यमाय स्वाहा स्वाहा यमाय सवित्रे सवित्रे यमाय स्वाहा स्वाहा यमाय सवित्रे यमाय सवित्रे सवित्रे यमाय यमाय सवित्रे वरुणाय वरुणाय सवित्रे यमाय यमाय सवित्रे वरुणाय सवित्रे वरुणाय वरुणाय सवित्रे सवित्रे वरुणाय बृहस्पतये बृहस्पतये वरुणाय सवित्रे सवित्रे वरुणाय बृहस्पतये वरुणाय बृहस्पतये बृहस्पतये वरुणाय वरुणाय बृहस्पतये दुवस्वते दुवस्वते बृहस्पतये वरुणाय वरुणाय बृहस्पतये दुवस्वते बृहस्पतये दुवस्वते दुवस्वते बृहस्पतये बृहस्पतये दुवस्वते रक्षोघ्ने रक्षोघ्ने दुवस्वते बृहस्पतये बृहस्पतये दुवस्वते रक्षोघ्ने दुवस्वते रक्षोघ्ने रक्षोघ्ने दुवस्वते दुवस्वते रक्षोघ्ने स्वाहा स्वाहा रक्षोघ्ने दुवस्वते दुवस्वते रक्षोघ्ने स्वाहाघ्ने स्वाहा स्वाहा रक्षोघ्ने रक्षोघ्ने स्वाहा पृष्टिवाहि पृष्टिवाहि स्वाहा रक्षोघ्ने रक्षोघ्ने स्वाहा पृष्टिवाहि रक्षोघ्नयति रक्षाघ्ने स्वाहा पृष्टिवाहि पृष्टिवाहि स्वाहा स्वाहा पृष्टिवाहि रथो रथ पृष्टिवाहि स्वाहा स्वाहा पृष्टिवाहि रथ पृष्टिवाहि रथो रथ पृष्टिवाहि पृष्टिवाहि रथो दक्षिणा दक्षिणार्थ पृष्टिवाहि पृष्टिवाहि रथो दक्षिणा पृष्टिवाहीति पृष्टिवाहि रथो दक्षिणा दक्षिणार्थो रथो दक्षिणा देवस्य देवस्य दक्षिणार्थो रथो दक्षिणा देवस्य दक्षिणा देवस्य दक्षिणा दक्षिणा देवस्य त्वा देवस्य देवस्य त्वा सवितुः सवितुस्त्वा देवस्य देवस्य त्वा सवितुः सवितुस्त्वासवे प्रसवे सवितुः सवितुः प्रसवेश्विनोश्विनाः प्रसवे सवितुः सवितुः प्रसवेश्विनाः प्रसवेश्विनोश्विनाः प्रसवे प्रसवेश्विनोर्बाहुभ्यां बाहुभ्यामश्विनो प्रसवे प्रसवेश्विनोर्बाहुभ्यां प्रासवेश्विनोर्बाहुभ्यां बाहुभ्यामश्विनोरश्विनोर्बाहुभ्यां पूष्णपूष्णबाहुभ्यामश्विनोरश्विनोर्बाहुभ्यां बाहुभ्यां पूष्णः पूष्णबाहुभ्यां बाहुभ्यां पूष्णहस्ताभ्यगोहस्ताभ्यां पूष्णबाहुभ्यां बाहुभ्यां पूष्णहस्ताभ्यां बाहुभ्यामिति बाहुभ्यां पूष्णहस्ताभ्यगोहस्ताभ्यां पूष्णः पूष्णहस्ताभ्यगो रक्षसो रक्षसो हस्ताभ्यां पूष्णः पूष्णहस्ताभ्यगो रक्षसः भ्यागमरक्षसो रक्षसो हस्ताभ्यागमहस्ताभ्यागमरक्षसो वधम् रक्षसो हस्ताभ्यागमहस्ताभ्यागमरक्षसो वधम् रक्षसो वधम् वधगो रक्षसो रक्षसो वधम् जहामि जहामि वधगो रक्षसो रक्षसो वधम् जहामि जहामि वधम् वधम् जहामि हतम् जहामि हतगो हतम् जहामि जहामि हतगो रक्षो रक्षो हतम् जहामि जहामि हतगो रक्षः हतगो रक्षो रक्षो हतगो हतगो रक्षो वधिष्मा वधिष्म रक्षो हतगो हतगो रक्षो वधिष्मा रक्षो वधिष्मा वधिष्म रक्षो रक्षो वधिष्म रक्षो रक्षो वधिष्म रक्षो रक्षो वधिष्म रक्षः रक्षो रक्षो यद्यद् रक्षो रक्षो यद्वस्ते वस्ते यद् रक्षो रक्षो यद्वस्ते यद्वस्ते तत्तद्वस्ते वस्ते तद्दक्षिणा दक्षिणा तद्वस्ते वस्ते तद्दक्षिणा दक्षिणा दक्षिणा तत्तद् दक्षिणेति दक्षिणा धात्रे पुरोडाशं पुरोडाशं धात्रे धात्रे पुरोडाशं द्वादशकपालं द्वादशकपालं पुरोडाशं धात्रे धात्रे पुरोडाशं द्वादशकपालं पुरोडाशं द्वादशकपालं द्वादशकपालं पुरोडाशं पुरोडाशं द्वादशकपालं निर्निर्द्वादशकपालं पुरोडाशं पुरोडाशं द्वादशकपालं निः द्वादशकपालं निर्निर्द्वादशकपालं द्वादशकपालं निर्वपतिवपतिनिर्द्वादशकपालं द्वादशकपालं निर्वपति द्वादशकपालमिद्वादशकपालं निर्वपतिवपतिनिर्निर्वपत्यनुमत्यानुमत्येवपतिनिर्नैर्वपत्यनुमत्ये जरुं जरुमनुमत्येवपतिवपत्यनुमत्ये जरुं जरुमनुमत्यानुमत्ये जरुगुं राकाले राकाले जरुमनुमत्यानुमत्ये जरुगुं राकाले रागायै चरुं जरुगो राकायै राकायै जरुगो स्नेवाल्यै स्नेवाल्यै जरुगो राकायै राकायै जरुगो स्नेवाल्यै स्नेवाल्यै जरुं जरुगो स्नेवाल्यै स्नेवाल्यै जरुं गुह्वै गुह्वै जरुगो स्नेवाल्यै स्नेवाल्यै जरुं गुह्वै गुह्वै जरुं जरुं गुह्वै गुह्वै जरुं मिथुनौ मिथुनौ जरुं गुह्वै गुह्वै जरुं मिथुनौ मिथुनौ मिथुनौ जरुं जरुं मिथुनौ गावौ गावौ मिथुनौ जरुं जरुं मिथुनौ गावौ मिथुनौ गावौ गावौ मिथुनौ मिथुनौ गावौ दक्षिणा दक्षिणा गावौ मिथुनौ मिथुनौ गावौ दक्षिणा दक्षिणा दक्षिणा गावौ गावौ दक्षिणाग्ना वैष्णवमाग्ना वैष्णवं दक्षिणा गावौ गावौ दक्षिणाग्ना वैष्णवं दक्षिणाग्ना वैष्णवमाग्ना वैष्णवं दक्षिणा दक्षिणाग्ना वैष्णवमेकादशकपालमेकादशकपालमाग्ना वैष्णवं दक्षिणा दक्षिणाग्ना वैष्णवमेकादशकपालमाग्ना वैष्णवमेकादशकपालमेकादशकपालमाग्ना वैष्णवमाग्ना वैष्णवमेकादशकपालं निर्णरेकादशकपालमाग्ना वैष्णवमाग्ना वैष्णवमेकादशकपालं निःग्ना वैष्णवमित्याग्ना वैष्णवम् एकादशकपालं निर्णरेकादशकपालमेकादशकपालं निर्वपदेवपदनिरेकादशकपालमेकादशकपालं निर्वपदी एकादशकपालमित्येक एकादश कपालम् निर्वपतिन्द्रावैष्णवमैन्द्रावैष्णवम् भवति भवत्यैन्द्रावैष्णवम् एकादशकपालमैन्द्रावैष्णवमेकादशकपालम् ఏకాదశకపాలమిత్యేకాదశకపాలం వైష్ణవంత్రికపాలం వైష్ణవం వైష్ణవంత్రికపాలం వా మనో వా మనస్త్రికపాలం వైష్ణవం వైష్ణవంత్రికపాలం వా మనః మనోవామనస్త్రికపాలంద్రికపాలం వా మనో వహీవహీ వా మనస్త్రికపాలంద్రికపాలం వా మనో వహీ కపాలమితి త్రీ కపాలం వా మనో వహీ వహీ వా మనో వా మనో వహీ దక్షిణ దక్షిణ వహీ వా మనో వా మనో వహీ దక్షిణ దక్షిణ దక్షిణ వహీ వహీ దక్షిణాగ్నే సోమేయమగ్నే సోమేయం దక్షిణ వహీ వహీ దక్షిణాగ్నే సోమేయం దక్షిణాగ్నే సోమేయమగ్నే సోమేయం దక్షిణ దక్షిణాగ్నే సోమేయమేకాదశకపాలమేకాదశకపాలమగ్నే సోమేయం దక్షిణ దక్షిణాగ్నే సోమేయమేకాదశకపాలం సోమేయమేకాదశకపాలమేకాదశకపాలమగ్నే సోమేయమగ్నే సోమేయమేకాదశకపాలం నిర్ణయేకాదశకపాలమగ్నే సోమేయమగ్నే సోమేయమేకాదశకపాలన్నిహే సోమేయమిత్యగ్నే సోమేయం ఏకాదశకపాలం నిర్ణయేకాదశకపాలమేకాదశకపాలం నిర్వపతి నిర్ణయేకాదశకపాలమేకాదశకపాలం నిర్వపతి ఏకాదశకపాలమిత్యేకాదశకపాలం నిర్వపతి వపతి నిర్నిర్వపతీంద్ర సోమేయమింద్ర సోమేయం వపతి నిర్నిర్వపతీంద్ర సోమేయం వపతీంద్ర సోమేయమింద్ర సోమేయం వపతి వపతీంద్ర సోమేయమేకాదశకపాలమేకాదశకపాలమింద్ర సోమేయం వపతి వపతీంద్ర సోమేయమేకాదశకపాలం సోమేయమేకాదశకపాలమేకాదశకపాలమింద్ర సోమేయమింద్ర సోమేయమేకాదశకపాలకం సౌమ్యం సౌమ్యమేకాదశకపాలమింద్ర సోమేయమింద్ర సోమేయమేకాదశకపాలకం సౌమ్యమింద్ర సోమేయమితీంద్ర సోమేయం ఏకాదశకపాలకం సౌమ్యకం సౌమ్యమేకాదశకపాలమేకాదశకపాలకం సౌమ్యం జరం జరకం సౌమ్యమేకాదశకపాలమేకాదశకపాలకం సౌమ్యం జరం ఏకాదశకపాలమిత్యేకాదశకపాలం సౌమ్యం జరం జరకం సౌమ్యకం సౌమ్యం జరం బభ్రద్భ్రశ్చరకం సౌమ్యకం సౌమ్యం జరం బభ్రః బభ్రశ్చరంజరం బభ్రర్దక్షిణ దక్షిణ బభ్రశ్చరంజరం బభ్రర్దక్షిణ బభ్రర్దక్షిణ దక్షిణ బభ్రద్భ్రదక్షిణ సోమా భోష్ణకం సోమా భోష్ణం దక్షిణ బభ్రద్భ్రదక్షిణ సోమా భోష్ణ దక్షిణ సోమా భోష్ణగో సోమా భోష్ణం దక్షిణ దక్షిణ సోమా భోష్ణం జరం జరగో సోమా భోష్ణం దక్షిణ దక్షిణ సోమా భోష్ణం జరం సోమా భోష్ణం జరం జరగో సోమా భోష్ణగో సోమా భోష్ణం జరం నిర్ణశ్చరగో సోమా భోష్ణగో సోమా భోష్ణం జరం నిహి సోమా భోష్ణమితి సోమా భోష్ణం జరం నిర్ణశ్చరం జరం నిర్వపతి నిర్ణశ్చరం జరం నిర్వపతి నిర్వపతి వపతి నిర్నిర్వపతి ఇంద్ర భోష్ణమైంద్ర భోష్ణం వపతి నిర్నిర్వపత్యైంద్ర భోష్ణం వపత్యైంద్ర భోష్ణమైంద్ర భోష్ణం వపతి వపత్యైంద్ర భోష్ణం జరం జరమైంద్ర భోష్ణం వపతి వపత్యైంద్ర భోష్ణం జరం ఐంద్ర భోష్ణం జరం జరమైంద్ర భోష్ణమైంద్ర భోష్ణం జరం భోష్ణం భోష్ణం జరమైంద్ర భోష్ణమైంద్ర భోష్ణం జరం భోష్ణం ఐంద్ర భోష్ణమిత్యైంద్ర భోష్ణం జరం భోష్ణం భోష్ణం జరం జరం భోష్ణం జరం జరం భోష్ణం జరం జరం భోష్ణం జరం భోష్ణం జరం జరం భోష్ణం భోష్ణం జరగ శ్యామ శ్యామ శరం భోష్ణం భోష్ణం జరగ శ్యామ జరగ శ్యామ శ్యామ శరం జరగ శ్యామో దక్షిణ దక్షిణ శ్యామ శరం జరగ శ్యామో దక్షిణ దక్షిణ దక్షిణ శ్యామ శ్యామో దక్షిణ ఈశ్వరం వైశ్వరం దక్షిణ శ్యామ శ్యామో దక్షిణ వైశ్వరం దక్షిణ వైశ్వరం వైశ్వరం దక్షిణ దక్షిణ వైశ్వరం ద్వాదశకపాలం ద్వాదశకపాలం వైశ్వరం దక్షిణ దక్షిణ వైశ్వరం ద్వాదశకపాలం వైశ్వరం ద్వాదశకపాలం ద్వాదశకపాలం వైశ్వరం వైశ్వరం ద్వాదశకపాలం నిర్నిర్ద్వాదశకపాలం వైశ్వరం వైశ్వరం ద్వాదశకపాలం ద్వాదశకపాలం నిర్నిర్ద్వాదశకపాలం ద్వాదశకపాలం నిర్వపతి వపతి నిర్ద్వాదశకపాలం ద్వాదశకపాలం నిర్వపతి ద్వాదశకపాలం నిర్ద్వాదశకపాలం నిర్వపతి వపతి నిర్నిర్వపతి హిరణ్యకం హిరణ్యం వపతి నిర్నిర్వపతి హిరణ్యం వపతి హిరణ్యకం హిరణ్యం వపతి వపతి హిరణ్యం దక్షిణ దక్షిణ హిరణ్యం వపతి వపతి హిరణ్యం దక్షిణ హిరణ్యం దక్షిణ దక్షిణ హిరణ్యకం హిరణ్యం దక్షిణ వారుణం వారుణం దక్షిణ హిరణ్యకం హిరణ్యం దక్షిణ వారుణం దక్షిణ వారుణం వారుణం దక్షిణ దక్షిణ వారుణయ్యవమయ్యవమయం వారుణం దక్షిణ దక్షిణ వారుణయ్యవమయం వారుణంజవమయంజవమయం వారుణం వారుణంజవమయం జరం జరంజవమయం వారుణం వారుణంజవమయం జరం వమయం జరం జరంజవమయం జరమశ్వశ్వరంజవమయం జరమశ్వ రమయమితి యవమయం జరమశ్వశ్వరం జరమశ్వ దక్షిణ दक्षिणाश्वश्चरञ्जरमश्वो दक्षिणाश्वो दक्षिणाश्वश्वदक्षिणाक्षिणेदिदक्षिणाञ्जरञ्जरम् बारहस्पत्यम् बारहस्पत्यम् जरम् निर्निश्चरम् बारहस्पत्यम् बारहस्पत्यम् जरम् निर्वपदिवपदि निर्वपदि ब्रह्मणो ब्रह्मणो वपदि निर्निर्वपदि ब्रह्मणः ब्रह्मणो ब्रह्मणो वपदे वद ब्रह्मणो गृहे गृहे ब्रह्मणो वपदे वद ब्रह्मणो गृहे ब्रह्मणो गृहे गृहे ब्रह्मणो ब्रह्मणो गृहे सति पृष्ठस्यति पृष्ठो गृहे ब्रह्मणो ब्रह्मणो गृहे सति पृष्ठः गृहेति पृष्ठस्यति पृष्ठो गृहे गृहे सति पृष्ठो दक्षिणा दक्षिणा सति पृष्ठो गृहे गृहे सति पृष्ठो दक्षिणा सति पृष्ठो दक्षिणा दक्षिणा सति पृष्ठस्यति पृष्ठो दक्षिण इन्द्रम् इन्द्रम् दक्षिणा सति पृष्ठस्यति पृष्ठो दक्षिण इन्द्रम् पृष्ठ इति सिति पृष्ठः दक्षिण इन्द्रम् इन्द्रम् दक्षिणा दक्षिण इन्द्रमेकादशकपालमेकादशकपालमहीन्द्रम् दक्षिणा दक्षिण इन्द्रमेकादशकपालम् इन्द्रमेकादशकपालमहीन्द्रमहीन्द्रमेकादशकपालगौराजन्यस्य गृहे गृहे राजन्यस्य एकादशकपालमेकादशकपालगौराजन्यस्य गृहे एकादशकपालमित्येकादशकपालम् गृहे गृहे राजन्यस्य गृहार्षभार्षभो गृहे राजन्यस्य गृहार्षभः गृहे दक्षिणा दक्षिणर्षभो दक्षिणादित्यवादित्यम् दक्षिणर्षभार्षभो दक्षिणादित्यम् दक्षिणादित्यम् जरम् जरमादित्यमादित्यम् जरम् महिष्यै महिष्यै जरमादित्यमादित्यम् जरम् महिष्यै महिष्यै गृहे गृहे महिष्यै महिष्यै गृहे धेनुर्धेनुर्गृहे महिष्यै महिष्यै गृहे धेनुः धेनुर्दक्षिणा दक्षिणा धेनुर्धेनुर्दक्षिणा नैरृतम् नैरृतम् दक्षिणा धेनुर्धेनुर्दक्षिणा नैरृतम् नैरृतम् जरम् जरम् नैरृतम् नैरृतम् जरम् परिवृत्यै परिवृत्यै जरम् नैरृतम् नैरृतम् जरम् परिवृत्यै जरम् परिवृत्यै परिवृत्यै जरम् जरम् परिवृत्यै गृहे गृहे परिवृत्यै जरम् जरम् परिवृत्यै गृहे गृहे गृहे गृहे परिवृत्ये परिवृत्ये गृहे कृष्णानाम् कृष्णानाम् गृहे परिवृत्ये परिवृत्ये गृहे कृष्णानाम् इति परिवृत्ये गृहे कृष्णानाम् कृष्णानाम् गृहे गृहे कृष्णानाम् व्रीहीणाम् व्रीहीणाम् कृष्णानाम् गृहे गृहे कृष्णानाम् व्रीहीणाम् व्रीहीणाम् व्रीहीणाम् कृष्णानाम् कृष्णानाम् व्रीहीणान् नखनिर्भिन्नम् नखनिर्भिन्नम् व्रीहीणाम् कृष्णानाम् कृष्णानाम् व्रीहीणान् नखनिर्भिन्नम् व्रीहीणाम् नखनिर्भिन्नम् नखनिर्भिन्नम् व्रीहीणाम् व्रीहीणान् नखनिर्भिन्नम् कृष्णा कृष्णा नखनिर्भिन्नम् व्रीहीणाम् व्रीहीणान् नखनिर्भिन्नम् कृष्णा नखनिर्भिन्नम् कृष्णा कृष्णा नखनिर्भिन्नम् नखनिर्भिन्नम् कृष्णा कोटा कोटा कृष्णा नखनिर्भिन्नम् नखनिर्भिन्नम् कृष्णा कोटा नखनिर्भिन्नमिति नख निर्भिन्नम् कृष्णा कोटा कोटा कृष्णा कृष्णा कोटा दक्षिणा दक्षिणा कोटा कृष्णा कोटा दक्षिणा दक्षिणा दक्षिणा कोटा कोटा दक्षिणाग्नेयमाग्नेयम् दक्षिणा कोटा कोटा दक्षिणाग्नेयम् दक्षिणाग्नेयमाग्नेयम् दक्षिणा दक्षिणाग्नेयमष्टाकबालमष्टाकबालमाग्नेयम् दक्षिणा दक्षिणाग्नेयमष्टाकबालम् अष्टाकबालमष्टाकबालमाग्नेयमाग्नेयमष्टाकबालगोसेनान्यस्य नान्यो गृहे गृहे सेनान्यो अष्टाकबालमष्टाकबालगोसेनान्यो गृहे सेनान्यो गृहे गृहे सेनान्यस्य नान्यो गृहे हिरण्यगो हिरण्यम् गृहे सेनान्यस्य नान्यो गृहे हिरण्यम् गृहे हिरण्यगो हिरण्यम् गृहे गृहे हिरण्यम् दक्षिणा दक्षिणा हिरण्यम् गृहे गृहे हिरण्यम् दक्षिणा हिरण्यम् दक्षिणा दक्षिणा हिरण्यगो हिरण्यम् दक्षिणा वारुणम् वारुणम् दक्षिणा हिरण्यगो हिरण्यम् दक्षिणा वारुणम् दक्षिणा वारुणम् वारुणम् दक्षिणा दक्षिणा वारुणम् दशकपालम् दशकपालम् वारुणम् दक्षिणा दक्षिणा वारुणम् दशकपालम् वारुणम् दशकपालम् दशकपालम् वारुणम् वारुणम् दशकपालकम् सूतस्य सूतस्य दशकपालम् वारुणम् वारुणम् दशकपालकम् सूतस्य दशकपालकम् सूतस्य सूतस्य दशकपालम् दशकपालकम् सूतस्य गृहे गृहे सूतस्य दशकपालम् दशकपालकम् सूतस्य गृहे सूतस्य गृहे गृहे सूतस्य सूतस्य गृहे महानिरष्टो महानिरष्टो गृहे सूतस्य सूतस्य गृहे महानिरष्टः महानिरष्टो महानिरष्टो गृहे गृहे महानिरष्टो दक्षिणा दक्षिणा महानिरष्टो गृहे गृहे महानिरष्टो दक्षिणा महानिरष्टो दक्षिणा दक्षिणा महानिरष्टो महानिरष्टो दक्षिणा मारुतम् मारुतम् दक्षिणा महानिरष्टो महानिरष्टो दक्षिणा मारुतम् महानिरष्ट इति महानिरष्टः दक्षिणा मारुतम् मारुतम् मारुतम् दक्षिणा दक्षिणा मारुतकौ सप्तकपालकौ सप्तकपालम् मारुतम् दक्षिणा दक्षिणा मारुतकौ सप्तकपालम् मारुतकौ सप्तकपालकौ सप्तकपालम् मारुतम् मारुतकौ सप्तकपालम् रामणीयो रामणीय सप्तकपालम् मारुतम् मारुतकौ सप्तकपालम् रामणीयः सप्तकपालम् रामण्यो रामण्यः सप्तकपालकौ सप्तकपालम् रामण्यो गृहे गृहे ग्रामण्यः सप्तकपालकौ सप्तकपालम् रामण्यो गृहे सप्तकपालमिति सप्तकपालम् रामण्यो गृहे गृहे ग्रामण्यो ग्रामण्यो गृहे पृष्ट्यः पृष्टिर्गृहे ग्रामण्यो ग्रामण्यो गृहे पृष्टिः रामणीय इति ग्रामाणियः गृहे पृष्ट्यः पृष्टिर्गृहे गृहे पृष्ट्यर्दक्षिणा दक्षिणा पृष्टिर्गृहे गृहे पृष्ट्यर्दक्षिणा निर्दक्षिणा दक्षिणा पृष्ट्यः पृष्ट्यर्दक्षिणा सावित्रकौ सावित्रम् दक्षिणा पृष्ट्यः पृष्ट्यर्दक्षिणा सावित्रम् दक्षिणा सावित्रकौ सावित्रम् दक्षिणा दक्षिणा सावित्रम् द्वादशकपालम् द्वादशकपालकौ सावित्रम् दक्षिणा दक्षिणा सावित्रम् द्वादशकपालम् सावित्रम् द्वादशकपालम् द्वादशकपालकौ सावित्रकौ सावित्रम् द्वादशकपालम् क्षत्रुः क्षत्रुर्द्वादशकपालकौ सावित्रकौ सावित्रम् द्वादशकपालम् क्षत्रुः द्वादशकपालम् क्षत्रुः क्षत्रुर्द्वादशकपालम् द्वादशकपालम् क्षत्रुर्गृहे गृहे क्षत्रुर्द्वादशकपालम् द्वादशकपालम् क्षत्रुर्गृहे द्वादशकपालमिति द्वादशकपालम् क्षत्रुर्गृहे गृहे क्षत्रुः क्षत्रुर्गृह उपध्वस्त उपध्वस्तो गृहे क्षत्रुः क्षत्रुर्गृह उपध्वस्तः दक्षिणा दक्षिणा दक्षिणोपध्वस्तो उपध्वस्तो दक्षिणाश्विनम् दक्षिणोपध्वस्तोपध्वस्तो दक्षिणाश्विनम् उपध्वस्त इत्युपध्वस्तः दक्षिणाश्विनमाश्विनम् दक्षिणा दक्षिणाश्विनन्द्विकपालन्द्विकपालमाश्विनम् दक्षिणा दक्षिणाश्विनन्द्विकपालम् अश्विनन्द्विकपालन्द्विकपालमाश्विनमाश्विनन्द्विकपालकम् सङ्ग्रहीतः सङ्ग्रहीतर्द्विकपालमाश्विनमाश्विनन्द्विकपालकम् सङ्ग्रहीतुः द्विकपालकौ सङ्ग्रहेतुः सङ्ग्रहेतुर्द्विकपालन्द्विकपालकौ सङ्ग्रहेतुर्गृहे गृहे सङ्ग्रहेतुर्द्विकपालन्द्विकपालकौ सङ्ग्रहेतुर्गृहे द्विकपालमिति द्विकपालम् सङ्ग्रहेतुर्गृहे गृहे सङ्ग्रहेतुः सङ्ग्रहेतुर्गृहे सवात्यौ सवात्यौ गृहे सङ्ग्रहेतुः सङ्ग्रहेतुर्गृहे सवात्यौ सङ्ग्रहेतुरिति सङ्ग्रहेतुः गृहे सवात्यौ सवात्यौ गृहे गृहे सवात्यौ दक्षिणा दक्षिणा सवात्यौ गृहे गृहे सवात्यौ दक्षिणा सवात्यौ दक्षिणा दक्षिणा सवात्यौ सवात्यौ दक्षिणा पौष्णम् पौष्णम् दक्षिणा सवात्यौ सवात्यौ दक्षिणा पौष्णम् सवात्याविति सा वात्यौ दक्षिणा पौष्णम् पौष्णम् दक्षिणा दक्षिणा पौष्णम् जरम् जरम् पौष्णम् दक्षिणा दक्षिणा पौष्णम् जरम् पौष्णम् जरम् जरम् पौष्णम् पौष्णम् जरम् भागदुभस्य भागदुभस्य जरम् पौष्णम् पौष्णम् जरम् भागदुभस्य जरम् भागदुभस्य भागदुभस्य जरम् जरम् भागदुभस्य गृहे गृहे भागदुभस्य जरम् जरम् भागदुभस्य गृहे भागदुभस्य गृहे गृहे भागदुभस्य भागदुभस्य गृहे श्याम श्यामो गृहे भागदुभस्य भागदुभस्य गृहे श्यामः भागदुभस्य भागदुभस्य गृहे श्याम श्यामो गृहे गृहे श्यामो दक्षिणा दक्षिणा श्यामो गृहे गृहे श्यामो दक्षिणा श्यामो दक्षिणा दक्षिणा श्याम श्यामो दक्षिणा रौद्रगौ रौद्रम् दक्षिणा श्याम श्यामो दक्षिणा रौद्रम् दक्षिणा रौद्रगौ रौद्रम् दक्षिणा दक्षिणा रौद्रङ्गा वेधुकङ्गा वेधुकगौ रौद्रम् दक्षिणा दक्षिणा रौद्रङ्गा वेधुकम् रौद्रङ्गा वेधुकङ्गा वेधुकगौ रौद्रगौ रौद्रङ्गा वेधुकम् जरम् जरङ्गा वेधुकगौ रौद्रगौ रौद्रङ्गा वेधुकम् जरम् गा वेधुकम् जरम् जरङ्गा वेधुकङ्गा वेधुकम् जरमक्षाभापस्याक्षाभापस्य जरङ्गा वेधुकङ्गा वेधुकम् जरमक्षाभापस्य जरमक्षाभापस्याक्षाभापस्य जरम् जरमक्षाभापस्य गृहे गृहे क्षाभापस्य गृहे क्षाभापस्य गृहे गृहे क्षाभापस्याक्षाभापस्य गृहे शबल शबलो गृहे क्षाभापस्याक्षाभापस्य गृहे शबलः क्षाभापस्येत्याक्षापस्य गृहे शबल शबलो गृहे गृहे शबल उद्वार उद्वार शबलो गृहे गृहे शबल उद्वारः शबल उद्वार उद्वार शबल शबल उद्वारो दक्षिणा दक्षिणोद्वार शबल शबल उद्वारो दक्षिणा उद्वारो दक्षिणा दक्षिणोद्वार उद्वारो दक्षिणेन्द्राजेन्द्राज दक्षिणोद्वार उद्वारो दक्षिणेन्द्राज दक्षिणेन्द्राजेन्द्राज दक्षिणा दक्षिणेन्द्राज सुत्राम्णे सुत्राम्ण इन्द्राज दक्षिणा दक्षिणेन्द्राज सुत्राम्णे सुत्राम्णे सुत्राम्ण इन्द्राजेन्द्राज सुत्राम्णे रोडाशम् रोडाशकम् सुत्राम्ण इन्द्राजेन्द्राज सुत्राम्णे रोडाशम् सुत्राम्णे रोडाशम् रोडाशकम् सुत्राम्णे सुत्राम्णे रोडाशमेकादशकपालमेकादशकपालम् रोडाशकम् सुत्राम्णे सुत्राम्णे रोडाशमेकादशकपालम् इति सुत्राम्णे रोडाशमेकादशकपालमेकादशकपालम् रोडाशम् रोडाशमेकादशकपालम् प्रति प्रत्येकादशकपालम् रोडाशम् रोडाशमेकादशकपालम् प्रति एकादशकपालम् प्रति प्रत्येकादशकपालमेकादशकपालम् प्रति निर्णेष्प्रत्येकादशकपालमेकादशकपालम् प्रति एकादशकपालमित्येकादश कपालम् निर्णेष्प्रति प्रति निर्वपति वपति निष्प्रति प्रति निर्वपति निर्वपति वपति निर्निर्वपति इन्द्राजेन्द्राय वपति निर्निर्वपति इन्द्राज वपति इन्द्राजेन्द्राय वपति वपति इन्द्रायागुम् होमचे गुम् होमच इन्द्राय वपति वपति इन्द्रायागुम् होमचे इन्द्रायागुम् होमचे गुम् होमचेन्द्रायागुम् होमचे यम यमगुम् होमचेन्द्र ेन्द्रायागुंहोमुच्छेयम् अगुंहोमुचेयमयमगुंहोमुचेगुंहोमुचेयन्नोयमगुं होमुचेगुं होमुचेयन्नः अगुंहोमुच इत्यगुंहमुचे अयन्नो नोयमयन्नो राजा राजा नोयमयन्नो राजा राजा राजा नो नो राजा वृत्रः वृत्रः राजा नो नो राजा वृत्रः राजा वृत्रः वृत्रः राजा राजा वृत्रः राजा राजा वृत्रः राजा राजा वृत्रः राजा वृत्रः राजा राजा वृत्रः वृत्रः राजा भूत्वा भूत्वा राजा वृत्रः वृत्रः राजा भूत्वा त्रहेति वृत्रः राजा भूत्वा भूत्वा राजा राजा भूत्वा वृत्रम् वृत्रम् भूत्वा राजा राजा भूत्वा वृत्रम् भूत्वा वृत्रम् वृत्रम् भूत्वा वृत्रम् वध्यात् वृत्रम् भूत्वा भूत्वा वृत्रम् वध्यात् वृत्रम् वध्यात् वृत्रम् वृत्रम् वध्यान्मैत्रावारोहस्पत्यम् मैत्रावारोहस्पत्यम् वध्यात् वृत्रम् वृत्रम् वध्यान्मैत्रावारोहस्पत्यम् मैत्रावारोहस्पत्यम् मैत्रावारोहस्पत्यम् वध्यात् वध्यान्मैत्रावारोहस्पत्यम् भवति भवतु मैत्रावारोहस्पत्यम् वध्यात् वध्यान्मैत्रावारोहस्पत्यम् भवति मैत्रावारोहस्पत्यम् भवति भवति मैत्रावारोहस्पत्यम् मैत्रावारोहस्पत्यम् भवति श्वेतायै श्वेतायै भवति मैत्रावारोहस्पत्यम् मैत्रावारोहस्पत्यम् भवति श्वेतायै मैत्रावारोहस्पत्यमिति मैत्रावारोहस्पत्यम् भवति श्वेतायै श्वेतायै भवति भवति श्वेतायै श्वेतवत्सायै श्वेतवत्सायै श्वेतायै भवति भवति श्वेतायै श्वेतवत्सायै श्वेतवत्सायै श्वेतवत्सायै श्वेतायै श्वेतायै श्वेतवत्सायै दुग्धे दुग्धे श्वेतवत्सायै श्वेतायै स्वयं कृता वेदिर्भवति भवति वेदि स्वयं कृता वेदिर्भवति भवति वेदिर्भवति भवति वेदिर्वेदिर्भवति स्वयं धनग्स्वयं धनं भवति वेदिर्वेदिर्भवति स्वयं धनं स्वयं धनग्स्वयं धनं भवति स्वयं धनं स्वयं धनं भवति स्वयं धनं स्वयं धनं बर्हिः स्वयं धनग्स्वयं धनं बर्हिः स्वयं कृत स्वयं कृतो बर्हिः स्वयं धनग्स्वयं धनं बर्हिः स्वयं कृतः स्वयं कृत स्वयं कृतो बर्हिर्बर्हिः स्वयं कृत इद्म इद्म स्वयं कृतो बर्हिर्बर्हिः स्वयं कृत इद्मः स्वयं कृत इति स्वयं कृतः सैवैव सैव श्वेता श्वेतैव सा सैव श्वेता श्वेता श्वेतैवैव श्वेता श्वेतवत्सा श्वेतवत्सा श्वेतैवैव श्वेता श्वेतवत्सा श्वेता श्वेतवत्सा श्वेतवत्सा श्वेता श्वेता श्वेतवत्सा दक्षिणा दक्षिणा श्वेतवत्सा श्वेता श्वेता श्वेतवत्सा दक्षिणा श्वेतवत्सा दक्षिणा दक्षिणा श्वेतवत्सा श्वेतवत्सा दक्षिणा श्वेतवत्सेति श्वेता दक्षिणेति दक्षिणाग्नजे गृहपदये प्रोडाशं प्रोडाशं गृहपदयेग्नजे गृहपदये प्रोडाशं ष्टाकपालमष्टाकपालं रोडाशं गृहपदये गृहपदयेष्टाकपालं निरनिरष्टाकपालमष्टाकपालं निर्वपदे वपदे निरष्टाकपालमष्टाकपालं निर्वपदे अष्टाकपालं निर्वपदे वपदे निर्निर्वपदे कृष्णानां कृष्णानां वपदे निर्निर्वपदे कृष्णानां कृष्णानां व्रीहीणां कृष्णानां कृष्णानां व्रीहीणा गो सोमाज सोमाज व्रीहीणां कृष्णानां कृष्णानां व्रीहीणा गो सोमाज व्रीहीणां कृष्णानां कृष्णानां व्रीहीणा गो सोमाज सोमाज व्रीहीणां कृष्णानां कृष्णानां व्रीहीणा गो सोमाज वनस्पतये वनस्पतये सोमाज वनस्पतये श्यामाकग्नुश्यामाकं वनस्पतये सोमाज सोमाज वनस्पतये श्यामाकं श्यामाकग्नुश्यामाकं वनस्पतये वनस्पतये श्यामाकं जरं जरग्नुश्यामाकं वनस्पतये वनस्पतये श्यामाकं जरं श्यामाकं जरग्नुश्यामाकं सवित्रे सवित्रे सत्यप्रसवाय सत्यप्रसवाय सवित्रे सवित्रे सत्यप्रसवाय प्रोडाशं प्रोडाशकं सत्यप्रसवाय सवित्रे सवित्रे सत्यप्रसवाय प्रोडाशं सत्यप्रसवाय प्रोडाशं प्रोडाशकं सत्यप्रसवाय सत्यप्रसवाय प्रोडाशं द्वादशकपालं द्वादशकपालं प्रोडाशकं सत्यप्रसवाय सत्यप्रसवाय प्रोडाशं द्वादशकपालं सत्यप्रसवायेति सत्यप्रसवाय प्रोडाशं द्वादशकपालं द्वादशकपालं प्रोडाशं प्रोडाशं द्वादशकपालमाशूनामाशूनां द्वादशकपालं प्रोडाशं प्रोडाशं द्वादशकपालमाशूनां द्वादशकपालमाशूनामाशूनां द्वादशकपालं द्वादशकपालमाशूनां व्रीहीणां व्रीहीणामाशूनां द्वादशकपालं द्वादशकपालमाशूनां व्रीहीणां द्वादशकपालमिति द्वादशकपालम् अशूनां व्रीहीणां व्रीहीणामशूनामशूनां व्रीहीणा गोरुद्राज रुद्राज व्रीहीणामशूनामशूनां व्रीहीणा गोरुद्राज व्रीहीणा गोरुद्राज रुद्राज व्रीहीणां व्रीहीणा गोरुद्राज पशुपतये पशुपतये रुद्राज व्रीहीणां व्रीहीणा गोरुद्राज पशुपतये रुद्राज पशुपतये पशुपतये रुद्राज रुद्राज पशुपतये गावीधुकं पशुपतये रुद्राज रुद्राज पशुपतये गावीधुकं पशुपतये गावीधुकं गावीधुकं पशुपतये पशुपतये गावीधुकं जरं जरं गावीधुकं पशुपतये पशुपतये गावीधुकं जरं इति पशु पतये धगं जरं जरं गावेधकं गावेधकं जरं बृहस्पतये बृहस्पतये जरं गावेधकं गावेधकं जरं बृहस्पतये जरं बृहस्पतये बृहस्पतये जरं जरं बृहस्पतये वाचो वाचो बृहस्पतये जरं जरं बृहस्पतये वाचः बृहस्पतये वाचो वाचो बृहस्पतये बृहस्पतये वाचस्पतये पतये वाचो बृहस्पतये बृहस्पतये वाचस्पतये वाचस्पतये पतये वाचो वाचस्पतये नैवारं नैवारं पतये वाचो वाचस्पतये नैवारं नैवारं जरुं जरुं नैवारं नैवारं जरुमिन्द्राजेन्द्राय जरुन्नैवारं नैवारं जरुमिन्द्राय जरुमिन्द्राय ज्येष्ठाय ज्येष्ठाजेन्द्राजरुन्द्राय ज्येष्ठाय प्रोडाशं प्रोडाशं ज्येष्ठाजेन्द्राजेन्द्राय ज्येष्ठाय प्रोडाशं ज्येष्ठाय प्रोडाशं प्रोडाशं ज्येष्ठाय ज्येष्ठाय प्रोडाशमेकादशकपालमेकादशकपालं प्रोडाशं ज्येष्ठाय ज्येष्ठाय प्रोडाशं ప్రోడాశమేకాదశకపాలం ప్రోడాశమేకాదశకపాలమేకాదశకపాలం ప్రోడాశం ప్రోడాశమేకాదశకపాలం మహావ్రీహిణాం మహావ్రీహిణామేకాదశకపాలం ప్రోడాశం ప్రోడాశమేకాదశకపాలం మహావ్రీహిణాం ఏకాదశకపాలం మహావ్రీహిణాం మహావ్రీహిణామేకాదశకపాలమేకాదశకపాలం మహావ్రీహిణాం మిత్రాల మిత్రాల మహావ్రీహిణామేకాదశకపాలమేకాదశకపాలం మహావ్రీహిణాం మిత్రాయ ఏకాదశకపాలమిత్యేకాదశకపాలం మహావ్రీహిణాం మిత్రాల మిత్రాల మహావ్రీహిణాం మహావ్రీహిణాం మిత్రాయ సత్యాల సత్యాల మిత్రాల మహావ్రీహిణాం మహావ్రీహిణాం మిత్రాల సత్యాయ మహావ్రీహిణామితి మహావ్రీహిణాం మిత్రాల సత్యాల సత్యాల మిత్రాల మిత్రాల సత్యాయాంబానామాంబానాకు సత్యాల మిత్రాల మిత్రాల సత్యాయాంబానా సత్యాయాంబానామాంబానాకు సత్యాయ సత్యాయాంబానాంజురంజురమాంబానాకు సత్యాయ సత్యాయాంబానాంజురం అంబానాంజురంజురమాంబానామాంబానాంజురుమధురాయ వరుణాయ ధర్మాంబానామాంబానాంజురం వరుణాయ జరుం వరుణాయ వరుణాయ జరుం జరుం వరుణాయ ధర్మపదయే ధర్మపదయే వరుణాయ జరుం జరుం వరుణాయ ధర్మపదయే వరుణాయ ధర్మపదయే ధర్మపదయే వరుణాయ వరుణాయ ధర్మపదయే యవమయం ధర్మపదయే వరుణాయ వరుణాయ ధర్మపదయే యవమయం ధర్మపదయే యవమయం యవమయం ధర్మపదయే జరుం జరుం యవమయం ధర్మపదయే ధర్మపదయే యవమయం జరుం ధర్మపదయ ఇది ధర్మపదయే యవమయం జరుం జరుం యవమయం యవమయం జరుగో సవిత్రే సవితాం యవమయం జరుగో సవితా ప్రసవానాగ్నిర్గ్రహవదీనాగ్నిర్గ్రహవదీనాగో సోమ సోమో గ్రహవదీనాగ్నిర్గ్రహవదీనాగో సోమ గ్రహవదీనామితి గృహపదీనా సోమో వనస్పతినామనస్పతినాగో సోమ సోమో వనస్పతినాగో మహతే క్షత్రాయ క్షత్రాయ మహతే క్షత్రాయ మహతే మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహతే క్షత్రాయ మహ क्षत्राय महते महते क्षत्राय महते क्षत्राय महते महते क्षत्राय क्षत्राय महताधिपत्यायाधिपत्याय महते क्षत्राय क्षत्राय महताधिपत्याय महताधिपत्यायाधिपत्याय महते महताधिपत्याय महते महताधिपत्याय महते महताधिपत्याय महते आधिपत्याय महते महताधिपत्यायाधिपत्याय महते जानराधियाय जानराधियाय महताधिपत्यायाधिपत्याय महते जानराधियाय आधिपत्यायेत्याधिपत्याय महते जानराधियाय जानराधियाय महते महते जानराधियादेश एष जानराज्याय महते महते जानराज्यादेशः जानराज्यादेश एष जानराज्याय जानराज्यादेशवो एष जानराज्याय जानराज्यादेशवः जानराज्यादेशवो भरता भरताव एषवो भरता भरता भरतावो वो भरता राजा राजा भरतावो वो भरता राजा भरता राजा राजा भरता भरता राजा सोम सोमो राजा भरता भरता राजा सोमः राजा सोम सोमो राजा राजा सोमोऽस्माकमस्माकं सोमो राजा राजा सोमोऽस्माकं सोमोऽस्माकमस्माकं ब्राह्मणानां ब्राह्मणानामस्माकं सोमोऽस्माकं ब्राह्मणानां अस्माकं ब्राह्मणानां ब्राह्मणानामस्माकमस्माकं ब्राह्मणानां राजा राजा ब्राह्मणानामस्माकमस्माकं ब्राह्मणानां राजा ब्राह्मणानागो राजा राजा ब्राह्मणानां ब्राह्मणानागो राजा प्रतिप्रति राजा ब्राह्मणानां ब्राह्मणानागो राजा प्रति राजा प्रतिप्रति राजा राजा प्रतित्यन्नाम नाम त्यत्प्रतिप्रतित्यन्नाम त्यन्नाम राज्यगो राज्यन्नाम राज्यं नाम राज्यगो राज्यन्नाम नाम राज्यमधायधाय राज्यन्नाम नाम राज्यमधायि राज्यमधायधाय राज्यगो राज्यमधाय स्वागस्वामधाय राज्यगो राज्यमधाय स्वाहाय स्वागस्वामधायधाय स्वान् धनवं धनवग्स्वामधायधाय स्वान् धनवं स्वान् धनवं धनवग्स्वागस्वान् धनवं वरुण वरुणस्तनवग्स्वागस्वान् धनवं वरुणः धनवं वरुण वरुणस्तनवं धनवं वरुण अशिश्रेदशिश्रेद् वरुणस्तनवं धनवं वरुण अशिश्रेद् श्रेच्छुचेर्मित्रस्य मित्रस्य शुचेरसि श्रेदसि श्रेच्छुचेर्मित्रस्य मित्रस्य मित्रस्य शुचेर्मित्रस्य वृत्या वृत्या मित्रस्य मित्रस्य वृत्या भूमा भूम वृत्या मित्रस्य मित्रस्य वृत्या भूमा व्या भूमा भूम वृत्या वृत्या भूमान्मह्यमन्मह्य भूम वृत्या वृत्या भूमान्महे भूमामन्मह्यमन्मह्य भूमा भूमान्महे महतो महतो मन्मह्य भूमा भूमान्महे महतः मन्महे महतो महतो मन्मह्यमन्महे महतार्थस्यर्थस्य महतो मन्मह्यमन्महे महतार्थस्य महतार्थस्यर्थस्य महतो महतार्थस्य नाम नामर्थस्य महतो महतार्थस्य नाम नाम सर्वे सर्वे नाम नाम सर्वे प्राता प्राता सर्वे नाम नाम सर्वे प्राता सर्वे सर्वे प्राता वरुणस्य वरुणस्य प्राता सर्वे सर्वे प्राता वरुणस्य प्राता वरुणस्य वरुणस्य प्राता प्राता वरुणस्य भूवन्न भूवन वरुणस्य प्राता प्राता वरुणस्य भूवन् वरुणस्य भूवन्न भूवन वरुणस्य वरुणस्य भूवन विव्य भूवन वरुणस्य वरुणस्य भूवन भूवन विव्य भूवन्न भूवन विमित्रो मित्रोव्य भूवन्न भूवन विमित्रः मित्रो मित्र मित्र एवैरेवैर्मित्रोऽविमित्र एवैर्मित्रैवैरेवैर्मित्र मित्र एवैरराजमराजमेवैर्मित्र मित्र एवैरराजमराजमे वैरे वैररातिमतारीदतारीदराजमे वैरे वैररातिमतारीदरातिमतारीदतारीदरातिमतारीद सूषुदन्ता सूषुदन्ता तारीदरातिमरातिमतारीद सूषुदन्ता तारीद सूषुदन्ता सूषुदन्ता तारीदतारीद सूषुदन्त यज्ञिया यज्ञिया असूषुदन्ता तारीदतारीद सूषुदन्त यज्ञिया सूषुदन्त यज्ञजा यज्ञजा असूषुदन्ता सूषुदन्त यज्ञजा अर्थेनर्थेन यज्ञजा असूषुदन्ता सूषुदन्त यज्ञजा अर्थेन यज्ञिया अर्थेनर्थेन यज्ञिया यज्ञिया अर्थेन विव्यर्थेन यज्ञिया यज्ञिया अर्थेन वि अर्थेन विव्युर्देनर्थेन व्योभुज्युर्देनर्थेन व्यो व्यो भविव्युत्रितस्त्रित उविव्युत्रितः त्रितस्त्रित उवत्रितो जरिमाणं जरिमाणं त्रित उवत्रितो जरिमाणं जरिमाणं नोनो जरिमाणं जरिमाणं न आनडान्नो जरिमाणं जरिमाणं न आनड आरडान्नो आरड् विष्णो रानडानड् विष्णो क्रमः क्रमो विष्णो रानडानड् कृष्णाक्रमः ऊर्जस्वदेरगृह्णन्मधमदेर्मधमदेरगृह्णन्नूर्जस्वदे मधुमतीरिति मधुमतीः गृह्णन्नोर्जस्वतीरोर्जस्वतीर गृह्णन्न गृह्णन्नोर्जस्वती राजसूयाय राजसूयाजोर्जस्वतीर गृह्णन्न गृह्णन्नोर्जस्वती राजसूयाय ऊर्जस्वती राजसूयाय राजसूयाजोर्जस्वतीरोर्जस्वती राजसूया रचितानाश्चिताना राजसूयाजोर्जस्वतीरोर्जस्वती राजसूया रचितानाः राजसूयाय रचितानाश्चिताना राजसूयाय राजसूया रचितानाः रसूयायेति राजा सूयाय इति चितानाभिर्मित्रावर्णो मित्रावर्णो याभिर्याभिर्मित्रावर्णावभ्यषिञ्चन्नभ्यषिञ्चन्मित्रावर्णो याभिर्याभिर्मित्रावर्णावभ्यषिञ्चन्भ्यषिञ्चन्नभ्यषिञ्चन् मित्रावर्णो मित्रावर्णावभ्यषिञ्चनो याभिर्याभिरभ्यषिञ्चन् मित्रावर्णो मित्रावर्णावभ्यषिञ्चनो याभिः मित्रावरुणामिति मित्रावर्णौ अभ्यषिञ्चनो याभिर्याभिरभ्यषिञ्चन्नभ्यषिञ्चनो याभिरेन्द्रमिन्द्रम् याभिरभ्यषिञ्चन्नभ्यषिञ्चनो याभिरेन्द्रम् अभ्यषिञ्चन्नित्याभिरिन्द्रमिन्द्रम् याभिर्याभिरिन्द्रमनयन्ननयन्निन्द्रम् सोमस्य दात्रं दात्रगौ सोमस्य तपोजा तपोजास्तपोजाः सोमस्य दात्रम् तपोजा इति तपः सोमस्य दात्रम् दात्रगो सोमस्य सोमस्य दात्रमस्य सि दात्रगो सोमस्य सोमस्य दात्रमसि दात्रमस्य सि दात्रगो दात्रमसि शुक्राः शुक्राः सि दात्रम् दात्रमसि शुक्राः शुक्राः शुक्राः अस्य सि शुक्रावो वः शुक्राः अस्य सि शुक्रावः शुक्रावो शुक्राः शुक्राः शुक्रेण शुक्रेण वः शुक्राः शुक्राः शुक्रेण शुक्रेण शुक्रेण वो वः शुक्रेण शुक्रेण वो वः शुक्रेणोदुत्शुक्रेण शुक्रेणोत्पुनामि पुनाम्युच्छुक्रेण शुक्रेणोत्पुनामि पुनामि पुनाम्युदुत्पुनामि चन्द्राश्चन्द्राः पुनाम्युदुत्पुनामि चन्द्राः चन्द्राश्चन्द्राः पुनामि पुनामि चन्द्राश्चन्द्रेण चन्द्रेण चन्द्राः पुनामि पुनामि चन्द्राश्चन्द्रेण चन्द्राश्चन्द्रेण चन्द्रेण चन्द्राश्चन्द्राश्चन्द्रेणामृता अमृताश्चन्द्रेण चन्द्राश्चन्द्राश्चन्द्रेणामृताः चन्द्रेणामृता अमृताश्चन्द्रेण चन्द्रेणामृता अमृतेनामृतेनामृताश्चन्द्रेण चन्द्रेणामृता अमृतेनामृता अमृतेनामृतेनामृता अमृता अमृतेन स्वाहा स्वाहा अमृतेनामृता अमृता अमृतेन स्वाहा अमृतेन स्वाहा स्वाहा अमृतेनामृतेन स्वाहा राजसूयाय राजसूयाय स्वाहा अमृतेनामृतेन स्वाहा राजसूयाय स्वाहा राजसूयाय राजसूयाय स्वाहा स्वाहा राजसूयाय चितानाश्चितानाः राजसूयाय स्वाहा स्वाहा राजसूयाय चितानाः राजसूयाजितानाश्चितानाः राजसूयाय चितानाः राजसूयाजेति राजसूयाजानाः सधमादोद्युम्निनेर्युम्निनेर्ज ऊर्जोद्युम्निनेर्ज एता ऊर्जोद्युम्निनेर्युम्निनेर्ज एताः ऊर्ज एता ऊर्ज एता अनिभृष्टा अनिभृष्टा एता ऊर्ज एता अनिभृष्टाः एता अनिभृष्टा अनिभृष्टा एता अनिभृष्टा अपश्युवो पश्युवो अनिभृष्टा एता अनिभृष्टा अपश्युवः अनिभृष्टा अपश्युवो पश्युवो अनिभृष्टा अनिभृष्टा अपश्युवो वसानो वसानो पश्युवो अनिभृष्टा अनिभृष्टा अपश्युवो वसानः इत्यनिभृष्टाः पश्युवो वसानो वसानो पश्युवो पश्युवो वसानः वसान इति वसानः पस्यासु चक्रे चक्रे पस्यासु पस्यासु चक्रे वरुणो वरुणश्चक्रे पस्यासु पस्यासु चक्रे वरुणः चक्रे वरुणो वरुणश्चक्रे चक्रे वरुणः सधस्थगो सधस्थं वरुणश्चक्रे चक्रे वरुणः सधस्थं वरुणः सधस्थगो सधस्थं वरुणो वरुणः सधस्थमपामपागो सधस्थं वरुणो वरुणः सधस्थमपा सधस्थमपामपागो सधस्थगो सधस्थमपागो शिशु शिशुरपागो सधस्थगो सधस्थमपागो शिशुः सधस्थमिति सधस्थम् अपागो शिशु शिशुरपामपागो शिशुर्मातृतमासु शिशुरपामपागो शिशुर्मातृतमासु शिशुर्मातृतमासु मातृतमासु शिशुर्मातृतमास्वन्तरन्तर्मातृतमासु मातृतमास्वन्तरन्तर्मातृतमासु मातृतमास्वन्तः मातृतमास्मिति मातृतमासोऽन्तरित्यन्तः क्षत्रस्योऽल्पमल्पं क्षत्रस्य क्षत्रस्योऽल्पमस्य स्युल्पं क्षत्रस्य क्षत्रस्योऽल्पमसि उल्पमस्य स्युल्पमुल्पमसि क्षत्रस्य क्षत्रस्य स्युल्पमुल्पमसि क्षत्रस्य क्षत्रस्य क्षत्रस्यास्ति क्षत्रस्य यो निर्योनिः क्षत्रस्यास्ति क्षत्रस्य योनिः क्षत्रस्य यो निर्योनिः क्षत्रस्य क्षत्रस्य योनिरस्य स योनिः क्षत्रस्य क्षत्रस्य योनिरसि योनिरस्य स यो निर्योनिरस्याभिन्नः भिन्नो स यो निर्योनिरस्याभिन्नः स्याभिन्नः भिन्नोऽस्यस्याभिन्नो अग्निरग्निराभिन्नोऽस्यस्याभिन्नो अग्निः आभिन्नो अग्निरग्निराभिन्नः भिन्नो अग्निर्गृहपतिर्गृहपतिरग्निराभिन्नः भिन्नो अग्निर्गृहपतिः अग्निर्गृहपतिर्गृहपतिरग्निरग्निर्गृहपतिराविन्न आविन्नो गृहपतिरग्निरग्निर्गृहपतिराविन्नः गृहपतिराविन्न आविन्नो गृहपतिर्गृहपतिराविन्न इन्द्र इन्द्र आविन्नो गृहपतिर्गृहपतिराविन्न इन्द्रः गृहपतिरिति गृहापतिः आविन्न इन्द्र इन्द्र आविन्न आविन्न इन्द्रो वृद्धश्रवा वृद्धश्रवा इन्द्र आविन्न आविन्न इन्द्रो वृद्धश्रवा इन्द्रो वृद्धश्रवा वृद्धश्रवा इन्द्र इन्द्रो वृद्धश्रवा आविन्न आविन्नो वृद्धश्रवा इन्द्र इन्द्रो वृद्धश्रवा आविन्नः वृद्धश्रवा आविन्न आविन्नो वृद्धश्रवा वृद्धश्रवा आविन्न पूषा पूषाविन्नो वृद्धश्रवा वृद्धश्रवा आविन्न पूषा वृद्धश्रवा इति वृद्धाश्रवाः आविन्न पूषा पूषाविन्न आविन्न पूषा विश्ववेदा विश्ववेदा पूषाविन्न आविन्न पूषा विश्ववेदाः पूषा विश्ववेदा विश्ववेदाः पूषा पूषा विश्ववेदा आविन्नावाभिन्नौ विश्ववेदाः पूषा पूषा विश्ववेदा आविन्नौ विश्ववेदा आविन्नावाविन्नौ विश्ववेदा विश्ववेदा आविन्नौ मित्रावरुणौ मित्रावरुणावाविन्नौ विश्ववेदा विश्ववेदा आविन्नौ मित्रावरुणौ विश्ववेदा इति विश्ववेदाः आविन्नौ मित्रावरुणौ मित्रावरुणावाविन्नावाविन्नौ मित्रावरुणावृतावृतावृतावृतौ मित्रावरुणावाविन्नौ मित्रावरुणावृतावृतौ मित्रावरुणावृतावृतावृतौ मित्रावरुणौ मित्रावरुणावृतावृधावाविन्ने आविन्ने कृतावृधौ मित्रावरुणौ मित्रावरुणावृतावृधावाविन्ने मित्रावरुणाविति मित्रावरुणौ वृधावाविन्ने आविन्ने कृतावृधावृतावृधावाविन्ने द्यावा पृथिवी द्यावा पृथिवी आविन्ने कृतावृधावृतावृधावाविन्ने द्यावा पृथिवी वृधावित्युदावृधौ आविन्ने द्यावा पृथिवी द्यावा पृथिवी आविन्ने आविन्ने द्यावा पृथिवी धृतप्रदे द्यावा पृथिवी आविन्ने आविन्ने द्यावा पृथिवी धृतव्रदे आविन्ने इत्याविन्ने द्यावा पृथिवी धृतव्रदे धृतव्रदे द्यावा पृथिवी द्यावा पृथिवी धृतव्रदे आविन्नाविन्ना धृतव्रदे द्यावा पृथिवी द्यावा पृथिवी धृतव्रदे आविन्ना पृथिवी धृतव्रदे आविन्नाविन्ना धृतव्रदे धृतव्रदे आविन्ना देवी देव्याविन्ना धृतव्रदे धृतव्रदे आविन्ना देवी धृतव्रते इति धृतव्रते आविन्ना देवी देव्याविन्नाविन्ना देवी देव्याविन्नाविन्ना देव्यति देव्यतिर्विश्वरूपी विश्वरूप्यति तिरति तिर्विश्वरूप्याविन्न आविन्नो विश्वरूप्यति तिरति तिर्विश्वरूप्याविन्नः स्वरूप्याविन्न आविन्नो विश्वरूपी विश्वरूप्याविन्नोयमयमाविन्नो विश्वरूपी विश्वरूप्याविन्नोयम् विश्वरूपीति विश्वरूपी आविन्नोयमयमाविन्न आविन्नोयमसावसा वयमाविन्न आविन्नोयमसौ अयमसावसा वयमयमसा वामुष्यायण आमुष्यायणोऽसा वयमयमसा वामुष्यायणः सा वामुष्यायण आमुष्यायणोऽसावसा वामुष्यायणोऽस्यामस्यामामुष्यायणोऽसावसा वामुष्यायणोऽस्यामस्यामामुष्यायण आमुष्यायणोऽस्यां विषिविश्यस्यामामुष्यायण आमुष्यायणोऽस्यां विषिविश्यस्यामस्यां राष्ट्रे राष्ट्रे अस्मिन् विषिविश्यस्मिन् राष्ट्रे अस्मिन् राष्ट्रे राष्ट्रेऽस्मिन्नस्मिन् राष्ट्रे महते महते राष्ट्रेऽस्मिन्नस्मिन् राष्ट्रे महते राष्ट्रे महते महते राष्ट्रे राष्ट्रे महते क्षत्राय महते राष्ट्रे राष्ट्रे महते क्षत्राय महते क्षत्राय क्षत्राय महते महते क्षत्राय महते महते क्षत्राय महते महते क्षत्राय महते क्षत्राय महते महते क्षत्राय क्षत्राय महताधिपत्याजाधिपत्याय महते क्षत्राय क्षत्राय महताधिपत्याय महताधिपत्यायाधिपत्याय महते महताधिपत्याय महते महताधिपत्याय महते महताधिपत्याय महते अधिपत्याय महते महताधिपत्यायाधिपत्याय महते जानराज्याय जानराज्याय महताधिपत्यायाधिपत्याय महते जानराज्याय महते जानराज्याय जानराज्याय महते महते जानराज्याय एष जानराज्याय महते महते जानराज्याय एषः जानराज्याय एष जानराज्याय जानराज्याय एषवोव एष जानराज्याय जानराज्याय एषवः जानराज्यायेति जानराज्याय एषवोव एष एषवो भरता भरताव एष एषवो भरताः भरता भरता वो वो भरता राजा राजा भरता वो वो भरता राजा राजा राजा भरता भरता राजा सोम सोमो राजा भरता भरता राजा सोमः राजा सोम सोमो राजा राजा सोमोऽस्माकमस्माकगो सोमो राजा राजा सोमोऽस्माकम् सोमोऽस्माकमस्माकगो सोमोऽस्माकम् ब्राह्मणानाम् ब्राह्मणानामस्माकगो सोमोऽस्माकम् ब्राह्मणानामस्माकम् ब्राह्मणानाम् ब्राह्मणानामस्माकमस्माकम् ब्राह्मणानागो राजा राजा ब्राह्मणानामस्माकमस्माकम् ब्राह्मणानागो राजा ब्राह्मणानागो राजा राजा ब्राह्मणानाम् ब्राह्मणानागो राजेन्द्रस्येन्द्रस्य राजा ब्राह्मणानाम् ब्राह्मणानागो राजेन्द्रस्य राजेन्द्रस्येन्द्रस्य राजा राजेन्द्रस्य वज्रो वज्र इन्द्रस्य राजा राजेन्द्रस्य वज्रः इन्द्रस्य वज्रो वज्र इन्द्रस्येन्द्रस्य वज्रोऽसि वज्र इन्द्रस्येन्द्रस्य वज्रोऽसि वज्रोऽस्यसि वज्रो वज्रोऽसि वार्त्रघ्नो वार्त्रघ्नोऽसि वज्रो वज्रोऽसि वार्त्रघ्नः वार्त्रघ्नो वार्त्रघ्नोऽसि वार्त्रघ्नस्त्वया त्वया वार्त्रघ्नोऽस्यसि वार्त्रघ्नस्त्वया वार्त्रघ्नस्त्वया त्वया वार्त्रघ्नो वार्त्रघ्नस्त्वयायमयन्त्वया वार्त्रघ्नो वार्त्रघ्नस्त्वयायम् वार्त्रघ्न इति वार्त्रायमयन्त्वया त्वयायम् वृत्रम् वृत्रमयन्त्वया त्वयायम् वृत्रम् अयम् वृत्रम् वृत्रमयमयम् वृत्रम् वध्यात्वध्यात्वृत्रमयमयम् वृत्रम् वध्यात्वम् वध्यात्वध्यात्वृत्रम् वृत्रम् वध्यात्छत्रबाधनाश्चत्रबाधनावध्यात् वृत्रम् वृत्रम् वध्यात्छत्रबाधनाः ृत्रिवृतोमर्धन्धरगोरधन्धरग्नुस्तोमस्तोमर्धन्धरगोसामसामर्धन्धरग्नुस्तोमस्तोमर्धन्धरगोसामर्धन्धरगोसामसामर्धन्धरगो रथन्तरगुमसामाग्निरक्निस्सामरथन्तरगुमसामाग्निरक्निस्सामरथन्तरगुमसामाग्निः रथन्तरमितिरथम् परम् सामाग्निरक्निस्सामसामाग्निर्देवताग्निस्सामसामाग्निर्देवता ब्रह्म ब्रह्म देवताग्निरग्निर्देवता ब्रह्म मित्रावरुणो देवता देवता मित्रावरुणौ मित्रावरुणौ देवता बलम् बलम् देवता मित्रावरुणौ मित्रावरुणौ देवता बलम् देवतावरुणाविति मित्रावरुणौ देवता बलम् बलम् देवता देवता बलम् द्रविणम् द्रविणम् बलम् देवता देवता बलम् द्रविणम् बलम् द्रविणम् द्रविणम् बलम् बलम् द्रविणमूर्ध्वा मूर्ध्वा द्रविणम् बलम् बलम् द्रविणमूर्ध्वा मूर्ध्वा द्रविणम् द्रविणमूर्ध्वा मूर्ध्वा द्रविणम् द्रविणमूर्ध्वा मा मूर्ध्वा मूर्ध्वा मूर्ध्वा मातिष्ठ तिष्ठोर्ध्वा मूर्ध्वा स्वाहा स्वाहा सवित्रे स्वाहा स्वाहा सवित्रे स्वाहा स्वाहा सवित्रे परिप्लवेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा स्वाहा परिप्लवेभ्यः स्वाहा स्वाहा परिप्लवेभ्यः स्वाहा स्वाहा परिप्लवेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा स्वाहा परिप्लवेभ्यः परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः सरीसृपेभ्यः स्वाहा परिप्लवेभ्यः परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः परिप्लवेभ्य इति परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः सरीसृपेभ्यः स्वाहा स्वाहा सरीसृपेभ्यः स्वाहा स्वाहा सरीसृपेभ्यः स्वाहा स्वाहा सरीसृपेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा स्वाहा सरीसृपेभ्यः सरीसृपेभ्यः स्वाहा स्वाहेति स्वाहा सोमस्य त्विषस्त्विषः सोमस्य सोमस्य त्विषिरस्य सित्विषः सोमस्य सोमस्य त्विषिरसि त्विषिरस्य सित्विषस्त्विषिरसि तव सित्विषस्त्विषिरसि तव सितवतवास्य सितवे वेव तव अस्य सितवेव मेम इवेव मे त्विषस्त्विषर्म इवेव मे त्विषिः मे त्विषस्त्विषर्मे मे त्विषिर्भूयात् भूयात्विषिर्मे मे त्विषिर्भूयात् त्विषिर्भूयात् भूयात्विषस्त्विषिर्भूयादमृतमृतम् भूयात्विषस्त्विषिर्भूयादमृतम् भूयादमृतमृतम् भूयात्भूयादमृतमस्यमृतम् भूयात्भूयादमृतमसि अमृतमस्यस्यमृतमृतमसि मृत्योर्मृत्योरस्यमृत्योर्मा पाहि पाहि मा मृत्योर्मृत्योर्मा पाहि पाहि पाहि मा पाहि दिद्योद्द्योत्पाहि मा पाहि दिद्योद्पाहि दिद्योद्द्योत्पाहि पाहि दिद्योन्मा दिद्योत्पाहि पाहि दिद्योन्मा दिद्योन्मा दिद्योद्द्योन्मा पाहि पाहि मा दिद्योद्द्योन्मा पाहि मा पाहि पाहि मा पाह्यवेष्टावेष्टाः पाहि मा पाह्यवेष्टाः पाहि पाह्यवेष्टा दन्दसूका अवेष्टाः पाहि पाह्यवेष्टा दन्दसूका अवेष्टा दन्दशूका दन्दशूका अवेष्टा अवेष्टा दन्दशूका निरस्तन् निरस्तन् दन्दशूका अवेष्टा अवेष्टा दन्दशूका निरस्तम् अवेष्टा इत्यवाष्टः दन्दशूका निरस्तन् निरस्तन् दन्दशूका निरस्तन् नमुचेर्नमुचेर्निरस्तन् दन्दशूका दन्दशूका निरस्तन् नमुचेर्निरस्तन्नमुचेर्निरस्तन्निरस्तन्नमुचेश्चिरः निरस्तमिति निहि अस्तम् नमुचेश्चिरशिरो नमुचेर्नमुचेश्चिरः शिर इति शिरः सोमो राजा राजा सोमः सोमो राजा वरुणो वरुणो राजा सोमः सोमो राजा वरुणः राजा वरुणो वरुणो राजा राजा वरुणो देवा देवा वरुणो राजा राजा वरुणो देवा वरुणो देवा देवा वरुणो वरुणो देवा धर्म शुभो देवा वरुणो वरुणो देवा धर्म शुभः देवा धर्म शुभो देवा देवा धर्म शुभश्च च धर्म शुभो देवा देवा धर्म शुभश्च धर्म शुभश्च ये च धर्म शुभो धर्म शुभश्च ये शुभ इति धर्म शुभः चये ये च चये इति ये ते देवाचं वाचं ते देवाचम् देवाचं वाचन्ते ते वाचकं सुवन्तागं सुवन्तां वाचन्ते ते वाचकं सुवन्तां वाचकं सुवन्तागं सुवन्तां वाचं वाचकं सुवन्तान्ते ते सुवन्तां वाचं वाचकं सुवन्तान्ते सुवन्तान्ते ते सुवन्तागं सुवन्तान्ते ते सुवन्तागं सुवन्तान्ते ते ते प्राणं प्राणन्ते ते प्राणं ते प्राणं प्राणन्ते ते प्राणगं सुवन्तागं सुवन्तां प्राणन्ते ते प्राणगं सुवन्तां प्राणगं सुवन्तागं सुवन्तां प्राणं प्राणगं सुवन्तान्ते ते सुवन्तां प्राणं प्राणगं सुवन्तान्ते प्राणमिति प्राणम् सुवन्तान्ते ते सुवन्तागं सुवन्तान्ते ते सुवन्तागं सुवन्तान्ते ते चक्षुश्चक्षुस्ते ते चक्षुः ते चक्षुश्चक्षुस्ते ते चक्षुस्वन्तागं सुवन्ताञ्चक्षुस्ते ते चक्षुस्वन्ता चक्षुस्वन्तागं सुवन्ताञ्चक्षुश्चक्षुस्वन्तान्ते ते सुवन्ताञ्चक्षुश्चक्षुस्वन्तान्ते सुवन्तान्ते ते सुवन्तागं सुवन्तान्ते ते सुवन्तागं सुवन्तान्ते ते श्रोत्रज्ञश्रोत्र ते श्रोत्रम् ते श्रोत्रग्श्रोत्रम् ते श्रोत्रगं सुवन्तागं सुवन्तागुश्रोत्रम् ते श्रोत्रगं सुवन्ता श्रोत्रगं सुवन्तागं सुवन्तागुश्रोत्रग्श्रोत्रगं सुवन्तागुं सोमस्य सुवन्तागुश्रोत्रग्श्रोत्रगं सुवन्तागुं सोमस्य सुवन्तागुं सोमस्य सोमस्य सुवन्तागुं सुवन्तागुं सोमस्य त्वा सोमस्य सुवन्तागुं सुवन्तागुं सोमस्य त्वा सोमस्य त्वा सोमस्य सोमस्य त्वा द्युम्नेन द्युम्नेन त्वा सोमस्य सोमस्य त्वा द्युम्नेन द्युम्नेनाभ्यभिद्युम्नेन द्युम्नेनाभिषिञ्चामि सिञ्चाम्यभिद्युम्नेन द्युम्नेनाभिषिञ्चामि सिञ्चामि सिञ्चाम्यभ्यभिषिञ्चाम्यग्ने रक्नेस्सिञ्चाम्यभ्यभिषिञ्चाम्यग्ने सिञ्चामि सिञ्चाम्यग्नेस्तेजसा तेजसा सूर्यस्य सूर्यस्य तेजसा सूर्यस्य वर्चसा वर्चसा सूर्यस्य तेजसा तेजसा सूर्यस्य वर्चसा सूर्यस्य वर्चसा वर्चसा सूर्यस्य सूर्यस्य वर्चसेन्द्रस्येन्द्रस्य वर्चसा सूर्यस्य सूर्यस्य वर्चसेन्द्रस्य वर्चसेन्द्रस्येन्द्रस्य वर्चसा वर्चसेन्द्रस्येन्द्रियेणेन्द्रियेणेन्द्रस्य वर्चसा वर्चसेन्द्रस्येन्द्रियेण इन्द्रस्येन्द्रियेणेन्द्रियेणेन्द्रस्येन्द्रस्येन्द्रियेण मित्रावरणयोर्मित्रावरणयोरिन्द्रियेणेन्द्रस्येन्द्रस्येन्द्रियेण मित्रावरणयोर्ण मित्रावरणयोर्मित्रावरणयोरिन्द्रियेणेन्द्रियेण मित्रावरणयोर्वीर्येण वीर्येण मित्रावरणयोरिन्द्रियेणेन्द्रियेण वीरावरणयोर्वीर्येण मित्रावरणयोर्वीर्येण वीर्येण मित्रावरणयोर्मित्रावरणयोर्वीर्येण मरुतां मरुतां वीर्येण मित्रावरणयोर्मित्रावरणयोर्वीर्येण मरुतां मित्रावरणयोरिति मित्रावरणयोः वीर्येण मरुतां मरुतां वीर्येण वीर्येण मरुतामोदसौदसा मरुतां वीर्येण वीर्येण मरुतामोदसा मरुतामोजसौजसा मरुतां मरुतामोजसा क्षत्राणां क्षत्राणामोजसा मरुतां मरुतामोजसा क्षत्राणां ओजसा क्षत्राणां क्षत्राणामोदसौदसा क्षत्राणां क्षत्रपतिः क्षत्रपतिः क्षत्राणामोदसौदसा क्षत्राणां क्षत्रपतिः क्षत्राणां क्षत्रपतिः क्षत्रपतिः क्षत्राणां क्षत्राणां क्षत्रपतिरस्यसि क्षत्रपतिः क्षत्राणां क्षत्राणां क्षत्रपतिरसि क्षत्रपतिरस्यसि क्षत्रपतिः क्षत्रपतिरस्यध्यध्यसि क्षत्रपतिः क्षत्रपतिरस्यति क्षत्रपतिरिति क्षत्रपतिः अस्यत्यस्यति दिवो दिवोत्यस्यति दिवः दिवो दिवोत्यति दिवस्पाहि पाहि दिवोत्यति दिवस्पाहि दिवस्पाहि पाहि दिवो दिवस्पाहि समावर्त्रन् समावर्त्रन् पाहि दिवो स्पाहि समावर्त्रन् पाहि समावर्त्रन् समावर्त्रन् पाहि पाहि समावर्त्रन्न धराग धराक् समावर्त्रन् पाहि पाहि समावर्त्रन्न धराग समावर्त्रन्न धराग धराक् समावर्त्रन् समावर्त्रन्न धरागुदि समावृत्रन्निति सम् आववृत्रन् धरागुदी जिरुदि जीरधरागधरागुदी जीरहिमहिमुदीजीवधरागधरागुदी जीरहिम् सञ्चरन्तेस्ताः पर्वतस्य पर्वतस्य सा सञ्चरन्तेस्तः पर्वतस्य सञ्चरन्ति पर्वतस्य पर्वतस्य तास्ताः पर्वतस्य वृषभस्य वृषभस्य पर्वतस्य तास्ताः पर्वतस्य वृषभस्य पर्वतस्य वृषभस्य वृषभस्य पर्वतस्य पर्वतस्य वृषभस्य पृष्ठे पृष्ठे वृषभस्य पर्वतस्य पर्वतस्य वृषभस्य पृष्ठे वृषभस्य पृष्ठे पृष्ठे वृषभस्य वृषभस्य पृष्ठे नाको नाकः पृष्ठे वृषभस्य वृषभस्य पृष्ठे नाकः पृष्ठे नाभो नाव पृष्ठे पृष्ठे नावश्चरन्ति चरन्ति नावः पृष्ठे पृष्ठे नावश्चरन्ति नावश्चरन्ति चरन्ति नाभो नावश्चरन्ति स्वसिष स्वसिषश्चरन्ति नाभो नावश्चरन्ति स्वसिचः चरन्ति स्वसिच स्वसिचश्चरन्ति चरन्ति स्वसिच इयाना इयाना स्वसिचश्चरन्ति चरन्ति स्वसिच इयाना इयाना इयाना स्वसिच स्वसिच इयाना स्वसिच इति स्वसिचः याना इति याना रुद्ररुद्रयत्ते देयद्रुद्ररुद्रयत्ते क्रियते यद्यत्ते क्रयी परं परं क्रयक्रये परं नाम नाम परं क्रयक्रये परं नाम नाम नाम परं परं नाम तस्मै तस्मै नाम परं परं नाम तस्मै नाम तस्मै तस्मै नाम नाम तस्मै हुतगो हुतं तस्मै नाम नाम तस्मै हुतं तस्मै हुतगो हुतं तस्मै तस्मै हुतमस्य हुतमस्य हुतमस्य हुतमस्य हुतगो हुतमसि यमेष्टं यमेष्टमसि हुतगो हुतमसि यमेष्टं यमेष्टं यमेष्टमस्यसि यमेष्टमस्यसि यमेष्टमस्यसि यमेष्टमसि यमेष्टमस्यसि यमेष्टं यमेष्टमसि यमेष्टमिति यमा इष्टम् असीत्यसि प्रजापते प्रजापते प्रजापतेनत्वदेतान्येतानि त्वत्पदेतान्यन्योऽन्य एतानि त्वत्पदेतान्यन्यः एतान्यन्योऽन्य एतान्यन्योऽविश्वा विश्वान्य एतान्येतान्यन्योऽविश्वा अन्यो विश्वा विश्वान्योऽन्यो विश्वा जातानि जातानि विश्वान्योऽन्यो विश्वा जातानि जातानि जातानि मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर्मन्युर् मन्युर्म इवेव मे मन्युः मे मन्युर्मन्युर्मे मे मन्युर्भूयात् भूयान् मन्युर्मे मे मन्युर्भूयात् मन्युर्भूयात् भूयान् मन्युर्मन्युर्भूयान्नमो नमो भूयान् मन्युर्मन्युर्भूयान् नमः भूयान्नमो नमो भूयात् भूयान्नमो मात्रे मात्रे नमो भूयात् भूयान्नमो मात्रे नमो मात्रे मात्रे नमो नमो मात्रे पृथिव्यै पृथिव्यै मात्रे नमो नमो मात्रे पृथिव्यै मात्रे पृथिव्यै पृथिव्यै मात्रे मात्रे पृथिव्यै मामा पृथिव्यै मात्रे मात्रे पृथिव्यै मा पृथिव्यै मामा पृथिव्यै पृथिव्यै माहमहं मा पृथिव्यै पृथिव्यै माहं माहमहं मामाहं मातरं मातरमहं मामाहं मातरम् अहं मातरं मातरमहमहं मातरं पृथिवीं पृथिवीं मातरमहमहं मातरं पृथिवीं मातरं पृथिवीं पृथिवीं मातरं मातरं पृथिवी गुंहे गोंशिषगोंहिगोंशिषं पृथिवीं मातरं मातरं पृथिवी गुंहे गोंशिषं पृथिवी गुंहे गोंशिषगोंहिगोंशिषं पृथिवीं पृथिवी गुंहे गोंशिषं मामाहिगोंशिषं पृथिवीं पृथिवी गुंहे गोंशिषं मामाहिगोंशिषं मामाहिगोंशिषगोंहिगोंशिषं मामाहिगोंशिषगोंहिगोंशिषं मामा मां मां मां मां मां माता माता मां मां मां मां माता माता माता मां मां माता पृथिवी पृथिवी माता मां मां माता पृथिवी माता पृथिवी पृथिवी माता माता पृथिवी हिगोंसीद्धिगोंसीद् पृथिवी माता माता पृथिवी हिगोंसीद् पृथिवी हिगोंसीद्धिगोंसीद् पृथिवी पृथिवी हिगोंसीद् यदि यद्धिगोंसीद् पृथिवी पृथिवी हिगोंसीद् यत् हिगोंसीद् यदि यद्धिगोंसीद्धिगोंसीद् यदस्यसि यद्धिगोंसीद्धिगोंसीद् यदसि यदस्यसि यदि यदस्यायुराजुरसि यदि यदस्यायुः अस्याजुराजुरस्यस्याजुरस्यस्याजुरस्यस्याजुरसि ऊर्जमस्यस्योर्जं मे धेहि धेहि ऊर्जमूर्जं मे धेहि मे धेहि धेहि मे मे धेहि युं युं धेहि मे मे धेहि युं धेहि युं युं धेहि धेहि युङ्गस्यसि युं धेहि धेहि युङ्गसि युङ्गस्यसि युं युङ्गसि वर्चो वर्चोऽसि युं युङ्गसि वर्चः वर्चोऽस्यसि वर्चोऽस्यसि वर्चोऽस्यसि वर्चोऽसि वर्चोऽस्यसि वर्चो वर्चोऽसि मयि मय्यस्य वर्चो वर्चोऽसि मयि ग्नजे धेहि धेग्नजे गृहपदजे गृहपदजेग्नजे धेहि धेग्नजे गृहपदजे गृहपदजे गृहपदजेग्नजेग्नजे गृहपदजे स्वाहा स्वाहा गृहपदजेग्नजेग्नजे गृहपदजे स्वाहा गृहपदये स्वाहा स्वाहा गृहपदये गृहपदये स्वाहा सोमस्य सोमस्य स्वाहा गृहपदये गृहपदये स्वाहा सोमाय गृहपदय इति गृहपदये स्वाहा सोमाय सोमाय स्वाहा स्वाहा सोमाय वनस्पतये वनस्पतये सोमाय स्वाहा स्वाहा सोमाय वनस्पतये सोमाय वनस्पतये वनस्पतये सोमाय सोमाय वनस्पतये स्वाहा स्वाहा वनस्पतये सोमाय सोमाय वनस्पतये स्वाहा वनस्पतये स्वाहा स्वाहा वनस्पतये वनस्पतये स्वाहेन्द्रस्येन्द्रस्य स्वाहा वनस्पतये वनस्पतये स्वाहेन्द्रस्य स्वाहेन्द्रस्येन्द्रस्य स्वाहा स्वाहेन्द्रस्य बलाय बलायेन्द्रस्य स्वाहा स्वाहेन्द्रस्य बलायस्य बलाय बलायेन्द्रस्येन्द्रस्य बलाय स्वाहा स्वाहा बलायेन्द्रस्येन्द्रस्य बलाय स्वाहा बलाय स्वाहा स्वाहा बलाय बलाय स्वाहा मरुताम् मरुताः स्वाहा बलाय बलाय स्वाहा मरुताः स्वाहा मरुताम् मरुताः स्वाहा स्वाहा मरुतामोजस ओजसे मरुताः स्वाहा स्वाहा मरुतामोजसे मरुतामोजस ओजसे मृताम् मृतामोदसे स्वाहा स्वाहौजसे मृगाम् मृतामोदसे स्वाहा ओजसे स्वाहा स्वाहौजस ओजसे स्वाहा हगुंसो हगुंस स्वाहौजस ओजसे स्वाहा हगुंसः स्वाहा हगुंसो हगुंस स्वाहा स्वाहा हगुंस श्रुतिषक्षुजषद्धगुंस स्वाहा स्वाहा हगुंस श्रुतिषत् हगुंस श्रुतिषक्षुजषद्धगुंसो हगुंस श्रुतिषत्व सर्वस श्रुतिषद्धगुंसो हगुंस श्रुतिषद्वसुः श्रुतिषत्व सर्वस श्रुतिषक्षुजषद्वसुरन्तरिक्षसदन्तरिक्षसत्वसुश्रुतिषक्षुजषद्वसुरन्तरिक्षसत् सुरन्तरिक्षसदन्तरिक्षसत्वसर्वसुरन्तरिक्षसद्धोताहोतान्तरिक्षसत्वसर्वसुरन्तरिक्षसद्धोतान्तरिक्षसद्धोताहोतान्तरिक्षसदन्तरिक्षसद्धोता वेदिषद्वेदिषद्धोतान्तरिक्षसदन्तरिक्षसद्धोता वेदिषदो अन्तरिक्षसदित्यन्तरिक्षासत् होता वेदिषद्वेदिषद्धोता होता वेदिषदतिथिरतिथिर्वेदिषद्धोता होता वेद दिशदतिथिः वेदिषदतिथिरतिथिर्मे दिशत् मे दिशदतिथिर्तुरोणसत्तुरोणसदतिथिर्मे दिशत् मे दिशदतिथिर्तुरोणसत् वेदिषदिति वेदि सद अतिथिर्तुरोणसत्तुरोणसदतिथिरतिथिर्तुरोणसदोरोणसदिति सदित्कृता सदो यावसदब्जा अब्जाव्योम सत्व्योम सदब्जा गोजा गोजा अब्जाव्योम सत्व्योम सदब्जा गोजा सदिति व्योम सद अब्जा गोजा गोजा अब्जा अब्जा गोजा अर्धजा अर्धजा गोजा अब्जा अब्जा गोजा अर्धजा इत्यभोजा गोजा अर्धजा अर्धजा गोजा गोजा अर्धजा अद्रजा अद्रजा अर्धजा गोजा गोजा अर्धजा अद्रजा इति गोजा अद्रजा अद्रजा अर्धजा अर्धजा अर्धजा ऋतम ऋतम अद्रजा अर्धजा अर्धजा अद्रजा ऋतम अर्धजा इत्कृता जा अद्रजा ऋतम ऋतम अद्रजा अद्रजा ऋतम बृहत् बृहत् ऋतम अद्रजा अद्रजा ऋतम बृहत् इत्यद्रेजा बृहत् बृहद् ऋतम बृहत् बृहदिति बृहद् मित्रो मित्रोऽसि मित्रो मित्रासि वरुणः शिवरुण वरुणास्य शिवरुणास्य शिवरुणास्य शिवरुणासि शिवरुणावरुणासि सगौ समस्य शिसमहमहगौ समस्य शिसमहम् विश्वैर्विश्वैरहगुं विश्वैरहमहं विश्वैर्देवैर्देवैर्विश्वैरहमहं विश्वैर्देवैः विश्वैर्देवैर्देवैर्विश्वैर्विश्वैर्देवैः क्षत्रस्य क्षत्रस्य देवैर्विश्वैर्विश्वैर्देवैः क्षत्रस्य देवैः क्षत्रस्य क्षत्रस्य देवैर्देवैः क्षत्रस्य नाभिर्नाभिः क्षत्रस्य देवैर्देवैः क्षत्रस्य नाभिः क्षत्रस्य नाभिर्नाभिः क्षत्रस्य क्षत्रस्य नाभिरस्य नाभिः क्षत्रस्य क्षत्रस्य नाभिरसि नाभिरस्य नाभिर्नाभिरसि क्षत्रस्य क्षत्रस्यासि नाभिर्नाभिरसि क्षत्रस्य क्षत्रस्य क्षत्रस्यासि क्षत्रस्य यो निर्योनिः क्षत्रस्यासि क्षत्रस्य योनिः क्षत्रस्य यो निर्योनिः क्षत्रस्य क्षत्रस्य योनिरस्य योनिः क्षत्रस्य क्षत्रस्य योनिरसि योनिरस्य योनिरस्य नामस्य योनिरस्य नामस्य योनिरस्य नामस्य योनिरस्य नामस्य योनिरस्य नामस्य योनिरस्य नामस्य सुषदागो सुषदागो सुषदामा सीद सीदा सुषदागो सुषदामा सीदा सुषदामिति सुषदा आसीद सीदा सीदमामा सीदा सीदमामा सीद सीदमात्मात्मा मात्मा हिगुंसीद्धिगुंसीत्वामात्मा हिगुंसीद्वाहिगुंसीद्धिगुंसीत्वात्मा धृतव्रतो वरुणः पस्यासु पस्यासु वरुणो धृतव्रतो वरुणः पस्यासु वरुणः पस्यासु पस्यासु वरुणो वरुणः ब्रह्मा सुकृत सुकृत ब्रह्मा सुक्रतुः सुक्रतुर्ब्रह्मा त्वम् सुक्रतुरिति सुक्रतुः ब्रह्मा ब्रह्मराजन् राजन् त्वम् ब्रह्मा राजन् त्वन्द्वगोराजन् ब्रह्माराजन् त्वन्द्वगोराजन् ब्रह्मा सत्यधर्मास्य सत्यधर्मेन्द्रस्य सत्यधर्मेन्द्रस्य सत्यधर्म धर्मा सत्यधर्मेन्द्रस्य वज्रो वज्रेन्द्रस्य सत्यधर्मा सत्यधर्मेन्द्रस्य वज्रः सत्यधर्मेति सत्यधर्मस्य वज्रो वज्रेन्द्रस्येन्द्रस्य वज्रो वज्रेन्द्रस्येन्द्रस्य वज्रोऽस्य वज्रो वज्रोऽसि वार्त्रघ्नो वार्त्रघ्नोऽसि वज्रो वज्रोऽसि वार्त्रघ्नः वार्त्रघ्नो वार्त्रघ्नोऽसि वार्त्रघ्नस्तेन तेन वार्त्रघ्नोऽसि वार्त्रघ्नस्तेन वार्त्रघ्नस्तेन तेन वार्त्रघ्नो वार्त्रघ्नस्तेन मे मे तेन वार्त्रघ्नो वार्त्रघ्नस्तेन मे वार्त्रघ्न इति वार्त्रघ्नः तेन मे मे तेन मे रध्य रध्य मे तेन मे रध्य रध्य मे मे रध्य दिशो दिशो रध्य मे मे रध्य दिशः दिशो दिशो रध्य रध्य दिशोभ्यभिदिशो रध्य रध्य दिशोभिभ्यभिदिशो दिशोभ्ययमयमभिदिशो दिशोभ्ययम् अभ्ययमयमभ्याभ्ययगो राजा राजायमभ्याभ्ययगो राजा अयगो राजा राजायमयगो राजा भूत भूत राजायमयगो राजा भूत राजा भूत भूत राजा राजा भूत सुश्लोका भूत राजा राजा भूत सुश्लोका भूत सुश्लोका अभूत भूत सुश्लोका सुमङ्गला सुश्लोका सुमङ्गला सुमङ्गला सुश्लोका सुमङ्गला ष्टाकबालमाग्नेयमाग्नेयमष्टाकबालन्निरनिरष्टाकबालमाग्नेयमाग्नेयमष्टाकबालन्निः दक्षिणेति दक्षिणा सद्यो दीक्षयन्ति सद्यो दीक्षयन्ति ीक्षगिन्द्र सद्यः सद्योदीक्षगिन्द्रदीक्षगिन्द्र सद्यः सोमगौ सोमगौ सद्योदीक्षगिन्द्रदीक्षगिन्द्र सद्यः सोमम् सोमगौ सोमगौ सद्यः सद्यः सोमम् क्रीणन्ति क्रीणन्ति सोमगौ सद्यः सद्यः सोमम् क्रीणन्ति सोमम् क्रीणन्ति क्रीणन्ति सोमगौ सोमम् क्रीणन्ति पुण्डरिस्रजाम् पुण्डरिस्रजाम् क्रीणन्ति सोमगौ सोमम् क्रीणन्ति पुण्डरिस्रजाम् क्रीणन्ति पुण्डरिस्रजाम् पुण्डरिस्रजाम् क्रीणन्ति क्रीणन्ति पुण्डरिस्रजाम् पुण्डरिस्रजाम् क्रीणन्ति क्रीणन्ति पुण्डरिस्रजाम् पुण्डरिस्रजाम् प्रपुण्डरिस्रजाम् पुण्डरिस्रजाम् प्रयच्छति यच्छति प्रपुण्डरिस्रजाम् पुण्डरिस्रजाम् प्रयच्छति प्रयच्छति यच्छति प्रयच्छति दशभिर्दशभिर्यच्छति प्रयच्छति दशभिः यच्छति दशभिर्दशभिर्यच्छति यच्छति दशभिर्वत्सधरैर्वत्सधरैर्दशभिर्यच्छति यच्छति दशभिर्वत्सधरैर्वत्सधरैर्दशभिर्दशभिर्वत्सधरैः सोमगौ सोमम् वत्सधरैर्दशभिर्दशभिर्वत्सधरैः सोमम् सोमम् क्रीणाति क्रीणाति सोमगौ सोमम् क्रीणाति दशपेजो दशपेजः क्रीणाति सोमगौ सोमम् क्रीणाति दशपेजः क्रीणाति दशपेजो दशपेजः क्रीणाति क्रीणाति दशपेजो भवति भवति दशपेजः क्रीणाति क्रीणाति दशपेजो भवति दशपेजो भवति भवति दशपेजो दशपेजो भवति शतगौ शतम् भवति दशपेजो दशपेजो भवति शतम् दशपेय इति दशपेयः भवति शतगौ शतम् भवति भवति शतम् ब्राह्मणा ब्राह्मणा शतम् भवति भवति शतम् ब्राह्मणाः ब्राह्मणा ब्राह्मणाः शतकं शतम् ब्राह्मणाः पिबन्ति पिबन्ति ब्राह्मणाः शतकं शतम् ब्राह्मणाः पिबन्ति ब्राह्मणाः पिबन्ति पिबन्ति ब्राह्मणा ब्राह्मणाः पिबन्ति सप्तदशकं सप्तदशम् पिबन्ति ब्राह्मणा ब्राह्मणाः पिबन्ति सप्तदशम् पिबन्ति सप्तदशकं सप्तदशम् पिबन्ति पिबन्ति सप्तदशग्नस्तोत्रग्नस्तोत्रकं सप्तदशम् पिबन्ति पिबन्ति सप्तदशग्नस्तोत्रम् सप्तदशग्नस्तोत्रग्नस्तोत्रकं सप्तदशकं सप्तदशग्नस्तोत्रम् भवति भवति स्तोत्रकं सप्तदशकं सप्तदशग्नस्तोत्रम् भवति सप्तदशमिति सप्तदशम् स्तोत्रम् भवति भवति स्तोत्रग्नस्तोत्रम् भवति प्राकाशौ प्राकाशौ भवति स्तोत्रग्नस्तोत्रम् भवति प्राकाशौ भवति प्राकाशौ प्राकाशौ भवति भवति प्राकाशावध्वर्यवे ध्वर्यवे प्राकाशौ भवति भवति प्राकाशावध्वर्यवे प्राकाशावध्वर्यवे ध्वर्यवे प्राकाशौ प्राकाशावध्वर्यवे ददाति ददात्यध्वर्यवे प्राकाशौ प्राकाशावध्वर्यवे ददाति ध्वर्यवे ददाति ददात्यध्वर्यवे ध्वर्यवे ददातिस्रजग्स्रजम् ददात्यध्वर्यवे ध्वर्यवे ददातिस्रजम् ददातिस्रजग्स्रजम् ददाति ददातिस्रजमुद्गात्र उद्गात्रे स्रजम् ददाति ददातिस्रजमुद्गात्रे स्रजमुद्गात्र उद्गात्रे स्रजग्स्रजमुद्गात्रे रुक्मगो रुक्मुद्गात्रे स्रजग्स्रजमुद्गात्रे रुक्मम् गात्रे रुक्मगो रुक्मुद्गात्र उद्गात्रे रुक्मगो होत्रे होत्रे रुक्मुद्गात्र उद्गात्रे रुक्मगो होत्रे गात्र इति गात्रे रुक्मगो होत्रे होत्रे रुक्मगो रुक्मगो होत्रे श्वमश्वगो होत्रे रुक्मगो रुक्मगो होत्रेष्वम् होत्रे श्वमश्वगम् होत्रे होत्रेष्वम् वृस्तोदृप्रतिहर्तृभ्याम् वृस्तोदृप्रतिहर्तृभ्याम् अश्वगम् होत्रे होत्रेष्वम् वृस्तोदृप्रतिहर्तृभ्याम् अश्वम् वृस्तोदृप्रतिहर्तृभ्याम् वृस्तोदृप्रतिहर्तृभ्यामश्वमश्वम् वृस्तोदृप्रतिहर्तृभ्याम् द्वादश द्वादश प्रस्तोदृप्रतिहर्तृभ्यामश्वमश्वम् वृस्तोदृप्रतिहर्तृभ्याम् द्वादश स्तोदृप्रतिहर्तृभ्याम् द्वादश द्वादश प्रस्तोदृप्रतिहर्तृभ्याम् वृस्तोदृप्रतिहर्तृभ्याम् द्वादश पृष्ठोहि पृष्ठोहि द्वादश स्तोदृप्रतिहर्तृभ्याम् वृस्तोदृप्रतिहर्तृभ्याम् द्वादशपृष्ठोहि स्तोदृप्रतिहर्तृभ्यामिति प्रस्तोदृप्रतिहर्तृभ्याम् द्वादशपृष्ठोहि पृष्ठोहिर्द्वादश द्वादशपृष्ठोहिर्ब्रह्मणे ब्रह्मणे द्वादश द्वादशपृष्ठोहिर्ब्रह्मणे ब्रह्मणे ब्रह्मणे पृष्ठोहिः पृष्ठोहिर्ब्रह्मणे वशाम् वशाम् ब्रह्मणे पृष्ठोहिः पृष्ठोहिर्ब्रह्मणे वशाम् ब्रह्मणे वशाम् वशाम् ब्रह्मणे ब्रह्मणे वशाम् मैत्रावरुणाय मैत्रावरुणाय वशाम् ब्रह्मणे ब्रह्मणे वशाम् मैत्रावरुणाय वशाम् मैत्रावरुणाय मैत्रावरुणाय वशाम् वशाम् मैत्रावरुणाय ऋषभम् ऋषभम् मैत्रावरुणाय वशाम् वशाम् मैत्रावरुणाय ऋषभम् मैत्रावरुणाय ऋषभम् ऋषभम् मैत्रावरुणाय मैत्रावरुणाय ऋषभम् ब्राह्मणाच्छगुंसिने ब्राह्मणाच्छगुंसिन ऋषभम् मैत्रावरुणाय मैत्रावरुणाय ब्राह्मणाच्छगुंसिने मैत्रावरुणायेति मैत्रावरुणाय ऋषभम् ब्राह्मणाच्छगुंसिने ब्राह्मणाच्छगुंसिन ऋषभम् ऋषभम् ब्रा मामिक्षां मैत्रा वरुणीम् मैत्रा वरुणीमामिक्षाम् वशा मैत्रा वरुणीमिति मैत्रा वरुणीमामिक्षाम् वशा वशामिक्षामामिक्षाम् वशा दक्षिणा दक्षिणा वशामिक्षामामिक्षाम् वशा दक्षिणा वशा दक्षिणा दक्षिणा वशा वशा दक्षिणा बारहस्पत्यम् बारहस्पत्यम् दक्षिणा वशा वशा दक्षिणा बारहस्पत्यम् दक्षिणा बारहस्पत्यम् बारहस्पत्यम् दक्षिणा दक्षिणा बारहस्पत्यम् जरम् जरम् बारहस्पत्यम् दक्षिणा दक्षिणा बारहस्पत्यम् जरम् बारहस्पत्यम् जरम् जरम् बारहस्पत्यम् बारहस्पत्यम् जरगोंषति पृष्ठस्यति पृष्ठश्चरम् बारहस्पत्यम् बारहस्पत्यम् जरगोंषति पृष्ठः जरगोंषति पृष्ठस्यति पृष्ठश्चरम् जरगोंषति पृष्ठा दक्षिणा दक्षिणाशति पृष्ठश्चरम् जरगोंषति पृष्ठा दक्षिणा पृष्ठा दक्षिणा दक्षिणाशति पृष्ठस्यति पृष्ठा दक्षिणा द्वित्यामादित्या दक्षिणाशति पृष्ठस्यति पृष्ठा दक्षिणादित्या पृष्ठ इति शति पृष्ठः दक्षिणादित्यामादित्यान् दक्षिणा दक्षिणादित्याम् मलुहाम् मलुहामादित्यान् दक्षिणा दक्षिणादित्याम् मलुहाम् मलुहाम् मलुहामादित्यामादित्याम् मलुहाम् गर्भिणीम् गर्भिणीम् मलुहामादित्यामादित्याम् मलुहाम् गर्भिणीम् मलुहाम् गर्भिणीम् गर्भिणीम् मलुहाम् मलुहाम् गर्भिणीमा गर्भिणीम् मलुहाम् मलुहाम् गर्भिणीमा गर्भिणीमा गर्भिणीम् गर्भिणीमा लभते लभतः गर्भिणीम् गर्भिणीमा लभते आलभते लभता लभते मारुतीम् मारुतीम् लभता लभते मारुतीम् मारुतीम् मारुतीम् लभते लभते मारुतीम् वृष्टिम् वृष्टिम् मारुतीम् लभते लभते मारुतीम् वृष्टिम् मारुतीम् वृष्टिम् वृष्टिम् मारुतीम् मारुतीम् वृष्टिम् अष्टौहीम् वृष्टिम् मारुतीम् मारुतीम् वृष्टिम् अष्टौहीम् अष्टौहीम् अष्टौहीम् वृष्टिम् वृष्टिम् अष्टौहीम् अश्विभ्याम् अश्विभ्याम् अष्टौहीम् वृष्टिम् वृष्टिम् अष्टौहीम् अश्विभ्याम् अष्टौहीम् अश्विभ्याम् अश्विभ्याम् अष्टौहीम् अष्टौहीम् अश्विभ्याम् भूष्णे भूष्णे अश्विभ्याम् अष्टौहीम् अष्टौहीम् अश्विभ्याम् भूष्णे अश्विभ्याम् भूष्णे भूष्णे अश्विभ्याम् अश्विभ्याम् भूष्णे पुरोडाशम् पुरोडाशम् भूष्णे अश्विभ्याम् अश्विभ्याम् भूष्णे पुरोडाशम् अश्विभ्यामित्यश्विभ्याम् भूष्णे पुरोडाशम् पुरोडाशम् भूष्णे भूष्णे पुरोडाशम् द्वादशकपालम् द्वादशकपालम् पुरोडाशम् भूष्णे भूष्णे पुरोडाशम् द्वादशकपालम् पुरोडाशम् द्वादशकपालम् द्वादशकपालम् पुरोडाशम् पुरोडाशम् द्वादशकपालम् निर्निर्द्वादशकपालम् पुरोडाशम् पुरोडाशम् द्वादशकपालन्निः द्वादशकपालम् निर्निर्द्वादशकपालम् द्वादशकपालम् निर्वपदे पपदे निर्द्वादशकपालम् द्वादशकपालम् निर्वपदे द्वादशकपालमिति द्वादशकपालम् निर्वपदे पपदे निर्निर्वपदे सरस्वते सरस्वते पपदे निर्निर्वपदे सरस्वते सरस्वते सरस्वते पपदे सरस्वते सत्यवाचे सत्यवाचे सरस्वते पपदे सरस्वते सत्यवाचे सरस्वते सत्यवाचे सत्यवाचे सरस्वते सरस्वते सत्यवाचे जरम् जरगौ सत्यवाचे सरस्वते सरस्वते सत्यवाचे जरम् सत्यवाचे जरम् जरगौ सत्यवाचे सत्यवाचे जरगौ सवित्रे सवित्रे जरगौ सत्यवाचे सत्यवाचे जरगौ सवित्रे सत्यवाच इति सत्यवाचे जरगौ सवित्रे सवित्रे जरम् जरगौ सवित्रे सत्यप्रसवाय सत्यप्रसवाय सवित्रे जरम् जरगौ सवित्रे सत्यप्रसवाय सवित्रे सत्यप्रसवाय सत्यप्रसवाय सवित्रे सवित्रे सत्यप्रसवाय प्रोडाशकौ सत्यप्रसवाय सवित्रे सवित्रे सत्यप्रसवाय प्रोडाशम् सत्यप्रसवाय प्रोडाशम् प्रोडाशकौ सत्यप्रसवाय सत्यप्रसवाय प्रोडाशम् द्वादशकपालम् द्वादशकपालम् प्रोडाशकौ सत्यप्रसवाय द्वादशकपालम् सत्यप्रसवायेति सत्यप्रसवाय प्रोडाशम् द्वादशकपालम् द्वादशकपालम् प्रोडाशम् प्रोडाशम् द्वादशकपालम् दिशृधन्वन्दिषु धन्वन् द्वादशकपालम् प्रोडाशम् द्वादशकपालम् दिशृ धन्वम् द्वादशकपालम् दिशृ धन्वन् दिशृ धन्वन् द्वादशकपालम् द्वादशकपालम् दिशृ धन्वकौ शुष्कधृतिशुष्क धृतिस्तिसृ धन्वन् द्वादशकपालम् द्वादशकपालम् दिशृ धन्वकौ शुष्कधृतिः द्वादशकपालमिति द्वादशकपालम् धन्वकौ शुष्कधृतिशुष्क धृतिस्तिसृ धन्वन्ति सृ धन्वकौ शुष्कधृतिर्दक्षिणा दक्षिणा शुष्क धृतिस्तिसृ धन्वन्ति सृ धन्वकौ शुष्कधृतिर्दक्षिणा धन्वमिति धन्वम् शुष्कधृतिर्दक्षिणा दक्षिणा शुष्कधृतिशुष्क धृतिर्दक्षिणा धृतिरिति शुष्क धृतिः दक्षिणेति दक्षिणा अग्नेयमष्टाकपालमष्टाकपालमाग्नेयमाग्नेयमष्टाकपालनिर्णयरष्टाकपालमाग्नेयमाग्नेयमष्टाकपालनिः अष्टाकपालनिर्निरष्टाकपालमष्टाकपालनिर्वपदेवपदिनिरष्टाकपालमष्टाकपालनिर्वपदेष्टाकपालमित्यष्टाकपालम् निर्वपदे पपदे निर्निर्वपदे सौम्यगौ सौम्यम् पपदे निर्निर्वपदे सौम्यम् पपदे सौम्यगौ सौम्यम् पपदे पपदे सौम्यम् जरुम् जरुगौ सौम्यम् पपदे पपदे सौम्यम् जरुम् सौम्यम् जरुम् जरुगौ सौम्यगौ सौम्यम् जरुगौ सावित्रगौ सावित्रम् जरुगौ सौम्यगौ सौम्यम् जरुगौ सावित्रम् जरुगौ सावित्रगौ सावित्रम् जरुम् जरुगौ सावित्रम् द्वादशकपालम् द्वादशकपालगौ सावित्रम् जरुम् जरुगौ सावित्रम् द्वादशकपालम् सावित्रम् द्वादशकपालम् द्वादशकपालगौ सावित्रगौ सावित्र मित्रन् द्वादशकपालम् बारोहस्पत्यम् बारोहस्पत्यम् द्वादशकपालकोऽसा मित्रकोऽसा मित्रन् द्वादशकपालम् बारोहस्पत्यम् द्वादशकपालम् बारोहस्पत्यम् बारोहस्पत्यम् द्वादशकपालम् द्वादशकपालम् बारोहस्पत्यम् चरुम् चरुम् बारोहस्पत्यम् द्वादशकपालम् द्वादशकपालम् बारोहस्पत्यम् चरुम् द्वादशकपालमिति द्वादशकपालम् बारोहस्पत्यम् चरुम् चरुम् बारोहस्पत्यम् बारोहस्पत्यम् चरुम् द्वाष्ट्रम् द्वाष्ट्रम् चरुम् बारोहस्पत्यम् बारोहस्पत्यम् चरुम् द्वाष्ट्रम् चरुम् द्वाष्ट्रम् द्वाष्ट्रम् चरुम् चरुम् द्वाष्ट्रमष्टाकपालमष्टाकपालम् द्वाष्ट्रम् चरुम् चरुम् द्वाष्ट्रमष्टाकपालम् द्वाष्ट्रमष्टाकपालमष्टाकपालम् द्वाष्ट्रम् द्वाष्ट्रमष्टाकपालम् वैश्वानरम् वैश्वानरमष्टाकपालम् द्वाष्ट्रम् द्वाष्ट्रमष्टाकपालम् वैश्वानरम् अष्टाकपालम् वैश्वानरम् वैश्वानरमष्टाकपालमष्टाकपालम् वैश्वानरम् द्वादशकपालम् वैश्वानरमष्टाकपालमष्टाकपालम् वैश्वानरम् द्वादशकपालम् अष्टाकपालमित्यष्टाकपालम् वैश्वानरम् द्वादशकपालम् द्वादशकपालम् वैश्वानरम् वैश्वानरम् द्वादशकपालम् दक्षिणो दक्षिणो द्वादशकपालम् वैश्वानरम् वैश्वानरम् द्वादशकपालम् दक्षिणः द्वादशकपालम् दक्षिणो दक्षिणो द्वादशकपालम् द्वादशकपालम् दक्षिणोरथवाहन वाहोरथवाहन वाहो दक्षिणो द्वादशकपालम् द्वादशकपालम् दक्षिणोरथवाहन वाहः द्वादशकपालमिति द्वादशकपालम् दक्षिणोरथवाहन वाहोरथवाहन वाहो दक्षिणो दक्षिणोरथवाहन वाहो दक्षिणा दक्षिणार्थवाहन वाहो दक्षिणो दक्षिणोरथवाहन वाहो दक्षिणा वाहन वाहो दक्षिणा दक्षिणार्थवाहन वाहोरथवाहन वाहो दक्षिणा सारस्वतम् दक्षिणार्थवाहन वाहोरथवाहन वाहो दक्षिणा सारस्वतम् रथवाहन वाहरथवाहन दक्षिणा सारस्वतगौ सारस्वतम् दक्षिणा दक्षिणा सारस्वतम् जरुम् जरुगौ सारस्वतम् दक्षिणा दक्षिणा सारस्वतम् जरुम् सारस्वतम् जरुम् जरुगौ सारस्वतगौ सारस्वतम् जरुम् निर्णिश्चरुम् सारस्वतगौ सारस्वतम् जरुम् जरुम् निर्णिश्चरुम् जरुम् निर्वपति वपति निश्चरुम् जरुम् निर्वपति निर्वपति वपति निर्वपति पौष्णम् पौष्णम् वपति निर्निर्वपति पौष्णम् वपति पौष्णम् पौष्णम् वपति वपति पौष्णम् जरुम् जरुम् पौष्णम् वपति वपति पौष्णम् जरुम् पौष्णम् जरुम् जरुम् पौष्णम् पौष्णम् जरुम् मैत्रम् मैत्रम् जरुम् पौष्णम् पौष्णम् जरुम् मैत्रम् जरुम् मैत्रम् मैत्रम् जरुम् जरुम् मैत्रम् जरुम् जरुम् मैत्रम् जरुम् जरुम् मैत्रम् जरुम् मैत्रम् जरुम् जरुम् मैत्रम् मैत्रम् जरुम् क्षैत्रवत्यम् जरुम् मैत्रम् जरुम् वारुणम् चरुम् वारुणम् वारुणम् जरुम् जरुम् वारुणम् जरुम् जरुम् वारुणम् जरुम् जरुम् वारुणम् जरुम् वारुणम् जरुम् जरुम् वारुणम् वारुणम् जरुम् क्षैत्रवत्यम् क्षैत्रवत्यम् जरुम् वारुणम् वारुणम् जरुम् क्षैत्रवत्यम् क्षैत्रवत्यम् क्षैत्रवत्यम् जरुम् जरुम् क्षैत्रवत्यम् जरुम् जरुम् क्षैत्रवत्यम् जरुम् जरुम् क्षैत्रवत्यम् जरुम् क्षैत्रवत्यम् जरुम् जरुम् क्षैत्रवत्यम् क्षैत्रवत्यम् जरुमादित्यमादित्यम् जरुम् क्षैत्रवत्यम् क्षैत्रवत्यम् जरुमादित्यम् क्षैत्रवत्यमिति क्षैत्रवत्यम् जरुमादित्यमादित्यम् जरुम् जरुमादित्यम् जरुम् जरुमादित्यम् जरुम् जरुमादित्यम् जरुम् आदित्यम् जरुम् जरुमादित्यमादित्यम् जरुमुत्तर उत्तरश्चरुमादित्यमादित्यम् जरुमुत्तरः जरुमुत्तर उत्तरश्चरम् जरुमुत्तरोरथवाहन वाहोरथवाहन वाह उत्तरश्चरम् जरुमुत्तरोरथवाहन वाहः उत्तरोरथवाहन वाहोरथवाहन वाह उत्तर उत्तरोरथवाहन वाहो दक्षिणा दक्षिणार्थवाहन वाह उत्तर उत्तरोरथवाहन वाहो दक्षिणा रथवाहन वाहो दक्षिणा दक्षिणार्थवाहन वाहोरथवाहन वाहो दक्षिणा वाहन वाह इति रथवाहन वाहः दक्षिणेति दक्षिणा स्वाद्वीग् स्वाद्वीन् त्वा स्वाधुना स्वाधुना स्वाद्वीग् स्वाद्वीत्वा स्वाधुना त्वा स्वाधुना तीव्रान् तीव्राग् स्वाधुना त्वा स्वाधुना तीव्राम् स्वाधुना तीव्रान् तीव्राग् स्वाधुना स्वाधुना तीव्रान् तीव्रेण तीव्रेण तीव्राग् स्वाधुना तीव्रान् तीव्रेण तीव्रान् तीव्रेण तीव्रेण तीव्रान् तीव्रान् तीव्रेण अमृतामृतान् तीव्रेण तीव्रान् तीव्रान् तीव्रेण अमृताम् तीव्रेण अमृतामृतान् तीव्रेण तीव्रेण अमृतामृतेनामृतेनामृतान् तीव्रेण तीव्रेण अमृतामृतेन अमृतामृतेनामृतेनामृतामृतामृतेन सृजामि सृजाम्यमृतेनामृतामृतामृतेन सृजामि अमृतेन सृजामि सृजाम्यमृतेनामृतेन सृजामि सकं सकं सृजाम्यमृतेनामृतेन सृजामि स्वं सृजामि सकं सकं सृजामि सकं सोमेन सोमेन सकं सृजामि सृजामि सकं सोमेन सकं सोमेन सोमेन सकं सकं सोमेन सोम सोम सोमेन सकं सकं सोमेन सोमः सोमेन सोम सोम सोमेन सोमेन सोमोऽस्य सोम सोमेन सोमेन सोमोऽसि सोमोऽस्य सोम सोमोऽस्यश्विभ्यामश्विभ्यामस्यश्विभ्यां पच्यस्व पच्यस्व सरस्वती पच्यस्व सरस्वती पच्यस्व सरस्वती पच्यस्व स्म पच्यस्व सरस्वत्यै सरस्वत्यै पच्यस्वेन्द्राजेन्द्राय पच्यस्व सरस्वत्यै सरस्वत्यै पच्यस्वेन्द्राय पच्यस्वेन्द्राजेन्द्राय पच्यस्व पच्यस्वेन्द्राय सुत्राम्णे सुत्राम्नेन्द्राय पच्यस्व पच्यस्वेन्द्राय सुत्राम्णे इन्द्राय सुत्राम्णे सुत्राम्न इन्द्राजेन्द्राय सुत्राम्णे पच्यस्व पच्यस्व सुत्राम्न इन्द्राजेन्द्राय सुत्राम्णे पच्यस्व सुत्राम्णे पच्यस्व पच्यस्व सुत्राम्णे सुत्राम्णे पच्यस्व भुनातु भुनातु पच्यस्व सुत्राम्णे सुत्राम्णे पच्यस्व भुनातु सुत्राम्ण इति सुत्राम्णे पच्यस्व भुनातु भुनातु पच्यस्व पच्यस्व भुनातु ते भुनातु पच्यस्व पच्यस्व भुनातु ते भुनातु ते ते भुनातु भुनातु ते परिसृतं परिसृतं ते भुनातु भुनातु ते परिसृतं ते परिसृतं परिसृतं ते ते परिसृतकं सोमकं सोमं परिसृतं ते ते परिसृतकं सोमं परिसृतकं सोमकं सोमं परिसृतं परिसृतकं सोमकं सूर्यस्य सूर्यस्य सोमं परिसृतं परिसृतकं सोमकं सूर्यस्य परिसृतमिति परिसृतं सोमकं सूर्यस्य सूर्यस्य सोमकं सोमकं सूर्यस्य दुहिता सूर्यस्य सोमकं सोमकं सूर्यस्य दुहिता सूर्यस्य दुहिता दुहिता सूर्यस्य सूर्यस्य दुहिता दुहितेति दुहिता वारेण शश्वता शश्वता वारेण वारेण शश्वदातनातना शश्वता वारेण वारेण शश्वदातना शश्वदातनातना शश्वदा शश्वदातना पोतः पूतो वाजुर्वाजुः पोतः पवित्रेण पवित्रेण पूतो वाजुर्वाजुः पोतः पवित्रेण पोतः पवित्रेण पवित्रेण पोतः पोतः पवित्रेण प्रत्यं प्रत्यं पवित्रेण पोतः पोतः पवित्रेण प्रत्यं पवित्रेण प्रत्यं प्रत्यं पवित्रेण पवित्रेण प्रत्यं सोम सोमः प्रत्यं पवित्रेण पवित्रेण प्रत्यं सोमः प्रत्यं सोम सोमः प्रत्यं प्रत्यं सोमो अतिद्रुतो अतिद्रुतः सोमः प्रत्यं प्रत्यं सोमो अतिद्रुतः सोमो अतिद्रुतो अतिद्रुतः सोमः सोमो अतिद्रुतः अतिद्रुत इत्यतिद्रुतः इन्द्रस्य युज्यो युज्य इन्द्रस्येन्द्रस्य युज्य सखा सखा युज्य इन्द्रस्येन्द्रस्य युज्य सखा सखा सखा युज्यो युज्य सखा सखेति सखा गङ्गाङ्ग कुवित् कुविदङ्गयवमन्तो यवमन्तोऽङ्ग कुवित् कुविदङ्गयवमन्तः अङ्गजवमन्तो यवमन्तोऽङ्गाङ्गजवमन्तो यवञ्जवञ्जवमन्तोऽङ्गाङ्गजवमन्तो यवम् यवमन्तो यवञ्जवञ्जवमन्तो यवमन्तो यवञ्जित्यज्ञवञ्जवमन्तो यवमन्तो यवञ्जित् यवमन्त इति यवमन्तः यथा दान्ति दान्ति यथा यथा दान्त्यनुपूर्वमनुपूर्वं दान्ति यथा यथा दान्त्यनुपूर्वं दान्त्यनुपूर्वमनुपूर्वं दान्ति दान्त्यनुपूर्वं वियोज वियोजानुपूर्वं दान्ति दान्त्यनुपूर्वं वियोज अनुपूर्वं वियोज वियोजानुपूर्वमनुपूर्वं वियोज अनुपूर्वमित्यनुपूर्वं हे हैषा मेषा मिहे हे हे हैषां कृणुत कृणुतैषा मिहे हे हे हैषां कृणुत एषां कृणुत कृणुत ईशामेषां कृणुत भोजनानि भोजनानि कृणुत ईशामेषां कृणुत भोजनानि भोजनानि कृणुत कृणुत भोजनानि ये ये भोजनानि कृणुत कृणुत भोजनानि ये भोजनानि ये ये भोजनानि भोजनानि ये बर्हिषो बर्हिषो ये भोजनानि भोजनानि ये बर्हिषः बर्हिषो बर्हिषो ये ये बर्हिषो नमो वृत्ति नमो वृत्तिं बर्हिषो ये ये बर्हिषो नमो वृत्तिं बर्हिषो नमो वृत्तिं नमो वृत्तिं बर्हिषो बर्हिषो नमो वृत्तिं न नमो वृत्तिं बर्हिषो बर्हिषो नमो वृत्तिं न जग्मृक्तिमिति नमः वृक्तिम् जग्मुर्जग्मुर्जग्मुरिति जग्मः अश्विनम् धूम्र धूम्रमाश्विनमाश्विनम् धूम्रमाधूम्रमाश्विनमाश्विनम् धूम्रमाधूम्रमाधूम्रम् धूम्रमालभते लभत आलभते सारस्वतकौ सारस्वतम् लभत आलभते सारस्वतम् लभते सारस्वतकौ सारस्वतम् लभते लभते सारस्वतम् मेषम् मेषकौ सारस्वतम् लभते लभते सारस्वतम् मेषम् सारस्वतम् मेषम् मेषकौ सारस्वतकौ सारस्वतम् मेषमैन्द्रमैन्द्रमेषकौ सारस्वतम् निर्वपदि सावित्रगौ सावित्रं वपदि निर्निर्वपदि सावित्रं सावित्रगौ सावित्रं वपदि वपदि सावित्रं द्वादशकपालं द्वादशकपालकौ सावित्रं वपदि वपदि सावित्रं द्वादशकपालं सावित्रं द्वादशकपालं द्वादशकपालकौ सावित्रगौ सावित्रं द्वादशकपालं वारुणं वारुणं द्वादशकपालकौ सावित्रगौ सावित्रं द्वादशकपालं वारुणं द्वादशकपालं वारुणं वारुणं द्वादशकपालं द्वादशकपालं वारुणं दशकपालं दशकपालं वारुणं द्वादशकपालं द्वादशकपालं वारुणं दशकपालं द्वादशकपालं कपालमिति द्वादश कपालम् वारुणम् दशकपालम् दशकपालम् वारुणम् वारुणम् दशकपालकम् सोमप्रतीकाः सोमप्रतीकाः दशकपालम् वारुणम् वारुणम् दशकपालकम् सोमप्रतीकाः दशकपालकम् सोमप्रतीकाः सोमप्रतीकाः दशकपालम् दशकपालकम् सोमप्रतीकाः पितरः पितरः सोमप्रतीकाः दशकपालम् दशकपालकम् सोमप्रतीकाः पितरः दशकपालमिति दश कपालम् सोमप्रतीकाः पितरः पितरः सोमप्रतीकाः सोमप्रतीकाः पितरस्तृप्नुत तृप्नुत पितरः सोमप्रतीकाः पितरस्तृप्नुत सोमप्रतीका इति सोम प्रतीकाः पितरस्तृप्नुत तृप्नुत पितरः पितरस्तृप्नुत वणभा वणभा तृप्नुत पितरः पितरस्तृप्नुत वणभा दक्षिणा दक्षिणा वणभा वणभा वणभा दक्षिणा दक्षिणेति दक्षिणा विष्णो महिमश्चग्ना विष्णु अग्ना विष्णो महितत्तन्मश्चग्ना विष्णु अग्ना विष्णो महितदो अग्ना विष्णु इत्यग्ना विष्णु महितत्तन्महिमहितद्वाम् भान्तन्महिमहितद्वाम् भान्तत्तद्वाम् महित्वम् महित्वम् भान्तत्तद्वाम् महित्वम् वाम् महित्वम् महित्वम् वाम् वाम् महित्वम् महित्वम् वाम् वाम् महित्वम् वेतम् महित्वम् वेतम् वेतम् महित्वम् महित्वम् वेतम् घृतस्य घृतस्य वेतम् महित्वम् महित्वम् वेतम् घृतस्य महित्वमिति महित्वम् वेतम् घृतस्य घृतस्य वेतम् वेतम् घृतस्य गुह्यानि गुह्यानि घृतस्य वेतम् वेतम् घृतस्य गुह्यानि घृतस्य गुह्यानि गुह्यानि घृतस्य घृतस्य गुह्यानि नाम गुह्यानि घृतस्य घृतस्य गुह्यानि नाम नाम नाम गुह्यानि गुह्यानि नामेति नाम सप्त सप्त मेदमेदमे सप्त रत्ना रत्ना सप्तमेदमेदमे सप्त रत्नारत्ना सप्त सप्त रत्नादधानादधानारत्ना सप्त सप्त रत्नादधानादधानादधानारत्नारत्नादधाना प्रति प्रति दधानारत्नारत्नादधाना प्रति प्रति प्रति प्रतिवां वां प्रति प्रतिवां जिह्वा जिह्वा भां प्रति प्रतिवां जिह्वा जिह्वा जिह्वा वां वां जिह्वा घृतं घृतं जिह्वा वां वां जिह्वा घृतं जिह्वा घृतं घृतं जिह्वा जिह्वा घृतमा घृतं जिह्वा जिह्वा घृतमा घृतमा घृतं घृतमाचरण्येत्यरण्येदा घृतं घृतमाचरण्येदाचरण्येदाचरण्येदाचरण्येदितरण्येदा विष्णो महिमश्चग्ना विष्णु अग्ना विष्णो महिधाम धाममश्चग्ना विष्णु अग्ना विष्णो महिधाम अग्ना विष्णु इत्यग्ना विष्णु महिधाम धाम महिमहि धाम प्रियम् प्रियम् धाम महिमहि धाम प्रियम् धाम प्रियम् प्रियम् धाम धाम प्रियम् वाम् वाम् प्रियम् धाम धाम प्रियम् वाम् प्रियम् वाम् वाम् प्रियम् प्रियम् वाम् वीथो वीथो वाम् प्रियम् प्रियम् वाम् वीथो वाम् वीथो वीथो वाम् वाम् वीथो घृतस्य घृतस्य वीथो वाम् वाम् वीथो घृतस्य वीथो घृतस्य घृतस्य वीथो वीथो घृतस्य गुह्या नित्या घृतस्य वीथो वीथो घृतस्य गुह्या घृतस्य गुह्या गुह्या घृतस्य घृतस्य गुह्या दुषाणा दुषाणा गुह्या घृतस्य घृतस्य गुह्या दुषाणा दुषाणा दुषाणा गुह्या गुह्या दुषाणा मेदमे सप्त सुष्टुतीर्थमेदमेदमेदमे सुष्टुतीर्वावृधाना वावृधाना सुष्टुतीर्थमेदमेदमेदमे सुष्टुतीर्वावृधाना सुष्टुतीर्वावृधाना वावृधाना सुष्टुते सुष्टुतीर्वावृधाना प्रति प्रतिवावृधाना सुष्टुते सुष्टुतीर्वावृधाना प्रति स्तुतेरिति प्रति प्रतिवावृधाना वावृधाना प्रतिवां वां प्रतिवावृधाना वावृधाना प्रतिवा प्रतिवां जिह्वा जिह्वा वां वां जिह्वा घृतं घृतं जिह्वा वां वां जिह्वा घृतं जिह्वा घृतं घृतं जिह्वा जिह्वा घृतमुदुत् घृतं जिह्वा जिह्वा घृतमुत् घृतमुदुत् घृतं घृतमुच्चरण्येच्चरण्येदुद्घृतं घृतमुच्चरण्येदुच्चरण्येदुच्चरण्येदिति चरण्ये प्रणो देवी देवी न प्रणो देवी देवी देवी नो नो देवी सरस्वती सरस्वती देवी नो नो देवी सरस्वती देवी सरस्वती सरस्वती देवी देवी सरस्वती वाजेभिर्वाजेभि सरस्वती देवी देवी सरस्वती वाजेभिः सरस्वती वाजेभिर्वाजेभिः सरस्वती सरस्वती वाजेभिर्वाजनीमती वाजनीमती वाजेभिः सरस्वती सरस्वती वाजेभिर्वाजनीमती वाजेभिर्वाजनीमती वाजनीमती वाजेभिर्वाजेभिर्वाजनीमती वाजनीमतीति वाजिनीमती धीनाम वित्रिय वित्रे धीनान् धीनाम वित्रियवत्त्व वित्रे धीनान् धीनाम वित्रियवतु अवित्रियवत्त्ववत्त्व वित्रिय वित्रियवतु आनो न आनो दिवो दिवो न आनो दिवः दिवो दिवो नो न दिवो बृहतो बृहतो दिवो नो न दिवो बृहतः दिवो बृहतो बृहतो दिवो दिवो बृहतः पर्वतात् पर्वतात् बृहतो दिवो दिवो बृहतः पर्वतात् पर्वतात् पर्वतात् बृहतो बृहतः पर्वतादा पर्वतात् बृहतो बृहतः पर्वतादा पर्वतादा पर्वतात् पर्वतादा सरस्वती सरस्वत्या पर्वतात् पर्वतादा सरस्वती सरस्वती जता कि जता सरस्वती सरस्वती कि जता गन्तु गन्तु कि जता सरस्वती सरस्वती कि जता गन्तु गन्तु यज्ञं यज्ञं गन्तु गन्तु यज्ञम् यज्ञमिति देवी चतुषाणा चतुषाणा देवी हवगोहवन् देवी चतुषाणा देवी चतुषाणा चतुषाणा देवी देवी चतुषाणा घृताची घृताची चतुषाणा देवी देवी चतुषाणा घृताची चतुषाणा घृताची घृताची चतुषाणा चतुषाणा घृताची षक्मान् षक्मान् घृताची चतुषाणा चतुषाणा घृताची षक्मान् घृताची षक्मागं षक्मान् घृताची घृताची षक्मान्नः षक्मान् घृताची घृताची षक्मान्नः षक्मान्नः षक्मागं षक्मान् नवाचं वाचं न षक्मान् षक्मान् नवाचं नवाचं वाचं नो नवाचं रक्षुषदेवाचं नो नवाचं शती वाचम शक्यु शती वाचम वाचम शती शृणोतु शृणोतु शती वाचम वाचम शती शृणोतु शृणोतु शृणोतु शृणोतु शृणोतु बृहस्पते दुषस्व नो हव्याने हव्याने नो दुषस्व दुषस्व नो हव्याने हव्याने हव्याने नो नो हव्याने विश्वदेव्य विश्वदेव्य हव्याने नो नो हव्याने विश्वदेव्या हव्याने विश्वदेव्य विश्वदेव्य हव्याने हव्याने विश्वदेव्या देव्येति विश्व स्वरत्नानि रत्नानि रास्वरा स्वरत्नानि दासुषे दासुषे रत्नानि रास्वरा स्वरत्नानि दासुषे दासुषे दासुषे रत्नानि रत्नानि दासुषे दासुष इति दासुषे पित्रे पित्र एवैव पित्रे विश्वदेवाय विश्वदेवाय पित्र एवैव पित्रे विश्वदेवाय पित्रे विश्वदेवाय विश्वदेवाय पित्रे पित्रे विश्वदेवाय वृष्णे वृष्णे विश्वदेवाय पित्रे पित्रे विश्वदेवाय वृष्णे वृष्णे विश्वदेवाय विश्वदेवाय वृष्णे यज्ञैर्यज्ञैर् वृष्णे विश्वदेवाय विश्वदेवायति विश्व देवाय यज्ञैर्यज्ञैर्विधेम नमसा नमसा विधेम यज्ञैर्यज्ञैर्विधेम नमसा हेम नमसा नमसा विधेम विधेम नमसा हविर्भिर्नमसा नमसा हविर्भिः हविर्भिरिति हविः बृहस्पतेषु प्रजासु प्रजा बृहस्पते बृहस्पतेषु प्रजा वीरवन्तस्सु प्रजा बृहस्पते बृहस्पतेषु प्रजा वीरवन्तः प्रजा वीरवन्तो वीरवन्तस्सु प्रजासु प्रजा वीरवन्तो वयम् वयम् वीरवन्तस्सु प्रजासु प्रजा वीरवन्तो वयम् वयम् वयम् वीरवन्तो वीरवन्तो वजग्स्याम वयम् वीरवन्तो वीरवन्तो वजग्स्याम वीरवन्त इति वीरवन्तः वजग्स्याम स्याम वयम् वजग्स्याम पदयःपदयस्याम वयम् वजग्स्याम पदयः पदयःपदयस्याम स्याम पदयोर येणागोर येणाम् पदयस्याम स्याम पदयोर येणाम् विभाति विभाति यमद् यमद् विभाति कृतमत् कृतमत् विभाति यमद् यमद् विभाति कृतमत् विभाति कृतमत् कृतमत् विभाति विभाति कृतमज्जनेषु जनेषु कृतमत् विभाति विभाति कृतमज्जनेषु कृतमज्जनेषु जनेषु कृतमत् कृतमज्जनेषु जनेष्वि जनेषु देदयद्देदयद्यद्येदयच्छवसा शवसा देदयद्यद्येदयच्छवसा देदयच्छवसा शवसा देदयद्देदयच्छवसर्तप्रजातर्तप्रजातशवसा देदयद्देदयच्छव सर्प प्रजाता शव सर्त प्रजात प्रजात शव सर्व सर्त प्रजात तदृत प्रजात शव साव सर्त प्रजात प्रजात तदृत प्रजातृत प्रजात तदस्मास्वस्मासु तदृत प्रजातृत प्रजात तदस्मासु प्रजाते स्मास्वस्मासु तत्तदस्मासु द्रविणम् द्रविणमस्मासु तत्तदस्मासु द्रविणम् अस्मासु द्रविणम् द्रविणमस्मास्वस्मासु द्रविणम् धेहि धेहि द्रविणमस्मास्वस्मासु द्रविणम् धेहि द्रविणम् धेहि धेहि द्रविणम् द्रविणम् धेहि चित्रम् चित्रम् धेहि त्रिविणम् द्रविणम् धेहि चित्रम् चित्रम् धेहि चित्रमिति चित्रम् आनो न आनो मित्रावरुणा मित्रावरुणा न आनो मित्रावरुणा मित्रावरुणा मित्रावरुणा नो नो मित्रावरुणा हृदयर्मित्रावरुणा नो नो मित्रावरुणा हृदैः वरुणा हृदैर्हृदैर्मित्रावरुणा मित्रावरुणा हृदैर्गव्यूतिम् गव्यूतिम् हृदैर्मित्रावरुणा मित्रावरुणा हृदैर्गव्यूतिम् मित्रावरुणेति मित्रावरुणा हृदैर्गव्यूतिम् गव्यूतिम् हृदैर्गव्यूतिमुक्षतमुक्षतम् गव्यूतिम् हृदैर्हृदैर्गव्यूतिमुक्षतम् गव्योतिमुक्षतमुक्षतम् गव्योतिमुक्षतम् उक्षतमित्युक्षतम् रजागुंसि मद्भामद्भारजागुंसि सुक्रतो सुक्रतो रजागुंसि मद्भामद्भारजागुंसि सुक्रतो रजागुंसि सुक्रतो सुक्रतो रजागुंसि रजागुंसि सुक्रतो सुक्रतो इति सुक्रतो प्रवाहव बाहव प्रप्रवाहव सिसृतगुंसि सृतम् बाहव प्रप्रवाहव सिसृतम् बाहव सिसृतगुंसि सृतम् बाहव बाहव सिसृतम् जीवसे जीवसे सिसृतम् बाहव बाहव सिसृतम् जीवसे देवसे देवसे सिसृतगुंसि सृतम् जीवसे नो नो देवसे सिसृतगुंसि सृतम् जीवसे नः देवसे नो नो जीवसे जीवसे न आनो जीवसे जीवसे न आनो न आनो गव्योदमानो न आनो न आनो न आनो न आनः आनो न आनो गव्योदिङ्गव्योदिन्न आनो गव्योदिम् गव्योदिङ्गव्योदिन्न न गव्योदिमुक्षतमुक्षतं गव्योदिन्न न गव्योदिमुक्षतम् गव्योदिमुक्षतमुक्षतं गव्योदिङ्गव्योदिमुक्षतं घृतेन घृतेनोक्षतं गव्योदिङ्गव्योदिमुक्षतं घृतेन क्षतं घृतेन घृतेनोक्षतमुक्षतं घृतेन घृतेनेति घृतेन आनो न आनो जने जने न आनो जने नो जने जने नो नो जने श्रवयदग्श्रवयदञ्जने नो नो जने श्रवयदम् जने श्रवयदग्श्रवयदञ्जने जने श्रवयदञ्युवानायुवानाश्रयदञ्जने जने युवानाश्रवयदग्श्रवयदञ्युवानाश्रुतगुश्रुतञ्युवानाश्रवयदग्श्रवयदञ्युवानाश्रुतम् युवानाश्रुतगुश्रुतञ्युवानायुवानाश्रुतं श्रुतग्नश्रुतं मे मित्रावरुणा मित्रावरुणा मे श्रुतग्नश्रुतं मे मित्रावरुणा मित्रावरुणा मित्रावरुणा मे मे मित्रावरुणाः वाहवा मित्रावरुणा मे मे मित्रावरुणाः मित्रावरुणाः वाहवा मित्रावरुणा मित्रावरुणाः वे मे माहवा मित्रावरुणा मित्रावरुणाः वे मावरुणेति मित्रावरुणा वे मे माहवाः वे मानेति मा अग्निं वो वो अग्निमग्निं वः पूर्व्यं पूर्व्यं वो अग्निमग्निं वः पूर्व्यम् पूर्व्यम् पूर्व्यम् वः पूर्व्यम् गिरा गिरा पूर्व्यम् वः पूर्व्यम् गिरा पूर्व्यम् गिरा गिरा पूर्व्यम् पूर्व्यम् गिरा देवम् देवम् गिरा पूर्व्यम् पूर्व्यम् गिरा देवम् गिरा देवम् देवम् गिरा गिरा देवमीड ईडे देवम् गिरा गिरा देवमीडे देवमीड ईडे देवम् देवमीडे वसूनाम् वसूनामीडे देवम् देवमीडे वसूनाम् देवसूनाम् वसूनामीड ईडे वसूनाम् वसूनामिति वसूनाम् पर्यन्तः पुरु प्रियम् पुरु प्रियकोस पर्यन्तस्य पर्यन्तः पुरु प्रियम् मित्रम् मित्रम् पुरु प्रियकोस पर्यन्तस्य पर्यन्तः पुरु प्रियम् मित्रम् पुरु प्रियम् मित्रम् मित्रम् पुरु प्रियम् पुरु प्रियम् मित्रन्न मित्रम् पुरु प्रियम् पुरु प्रियम् मित्रन्न पुरु प्रियमिति पुरु प्रियम् मित्रन्न मित्रम् मित्रन्न क्षेत्रसाधसं क्षेत्रसाधसन्न मित्रम् मित्रन्न क्षेत्रसाधसं क्षेत्रसाधसं क्षेत्रसाधसन्न क्षेत्रसाधसं क्षेत्रसाधसमिति क्षेत्र साधसं मक्षु देववतो देववतो मक्षु मक्षु देववतो रथो रथो देववतो मक्षु मक्षु देववतो रथः देववतो रथो रथो देववतो देववतो रथश्चोरश्चोरथो देववतो देववतो रथश्चोरः देववत इति देववतः रथश्चोरश्चोरथो रथश्चोरो वा वाशुरथो रथश्चोरो वा शूरो वा वाशुरश्चोरो वा पृत्सु पृत्सु वाशुरश्चोरो वा पृत्सु पृत्सु पृत्सु वा पृत्सु कासु कासु पृत्सु वा पृत्सु कासु पृत्सु कासु कासु पृत्सु पृत्सु कासु चित्कासु पृत्सु पृत्सु कासु कासु चित्कासु कासु देवानायो यो देवानान् देवानाय इदिद्यो देवानान् देवानाय इदिद्यो य इन्मनो मन इद्यो यो इन्मनः इन्मनो मन इदिन्मनो यजमानो यजमानो मन इदिन्मनो यजमानः मनो यजमानो यजमानो मनो मनो यजमान इयच्छति यच्छति यजमानो मनो मनो यजमान इयच्छति यजमान इयच्छति यच्छति यजमानो यजमान इयच्छत्यभ्यभियक्षति यजमानो यजमान इयच्छत्यभि यक्षत्यभ्यभियक्षति यक्षत्यभिदिदभियक्षति यक्षत्यभिद अभिदिदभ्यभेदयज्वनो यज्वन इदभ्यभेदयज्वनः यजज्वनो यज्वन इदिदयज्वनो भवद्भुवदयज्वन इदिदयज्वनो भवद अयज्वन भवद्भुवदयज्वनो यज्वनो भवद भवदिति भवद यजमान यजमानन यजमान ऋष्यसि ऋष्यसि यजमानन यजमान ऋष्यसि यजमान ऋष्यसि ऋष्यसि यजमान यजमान ऋष्यसि नन ऋष्यसि यजमान यजमान ऋष्यसि न ऋष्यसि नन ऋष्यसि ऋष्यसि न शुन्वान शुन्वान न ऋष्यसि ऋष्यसि न शुन्वान शुन्वान शुन्वान नन शुन्वान नन शुन्वान नन शुन्वान शुन्वान शुन्वान शुन्वान देवयो देवयो शुन्वान शुन्वान देवयो देवयो देवयो नन देवयो देवयो इति देवयोत्र सदसदत्र सुवीर्यगो सुवीर्यमत्र सदसदत्र सुवीर्यम् अत्र सुवीर्यगो सुवीर्यमत्रात्र सुवीर्यमुतोत सुवीर्यमत्रात्र सुवीर्यमुत सुवीर्यमुतोत सुवीर्यगो सुवीर्यमुतत्यत्यदुत सुवीर्यगो सुवीर्यमुतत्यदो सुवीर्यमिति सुवीर्यम् ुतोतत्यदाश्वश्वियमाश्वश्वियन्त्यदुतोतत्यदाश्वश्वियम्यदाश्वश्वियमाश्वश्वियन्त्यत्यदाश्वश्वियम्भाश्वश्वियमित्याशु अश्वियम् न कष्टम् तन्न कर्ण कष्टम् कर्मणा कर्मणा तन्न कर्ण कष्टम् कर्मणा कर्मणा तन्तम् कर्मणा न सन्न सत्कर्मणा तन्तम् कर्मणा न सदो कर्मणा न सन्न सत्कर्मणा कर्मणा न सन्न न सत्कर्मणा कर्मणा न सन्न सन्न न सन्न सन्न प्रणन सन्न प्रणन प्रयोषद्योषत्प्रणन प्रयोषदोषद्योषत्प्रयोषन्दनयोषत्प्रयोषन्नोषन्दनयोषद्योषन्नयोषति सिन्धवः सिन्धवः क्षरन्त्युपोपक्षरन्ति सिन्धवः क्षरन्ति सिन्धवः सिन्धवः क्षरन्ति क्षरन्ति सिन्धवोम यो भुवोम यो भुवः सिन्धवः क्षरन्ति क्षरन्ति सिन्धवोम यो भुवः सिन्धवोम यो भुवोम यो भुवः सिन्धवः सिन्धवोम यो भुव ईदानमी दानं यो भुवः सिन्धवः सिन्धवोम यो भुव ईदानं यो भुव ईदानमी दानं यो भुवोम यो भुव ईदानं च दानं यो भुवोम यो भुव ईदानं च यो भुव इति मयः भुवः ईदानं च दानमी दानं च यक्ष्यमाणं यक्ष्यमाणं च दानमी दानं च यक्ष्यमाणं यक्ष्यमाणं यक्ष्यमाणं च यक्ष्यमाणं च यक्ष्यमाणं च यक्ष्यमाणं च यक्ष्यमाणं च यक्ष्यमाणं यक्ष्यमाणं च धेनवो धेनवश्च यक्ष्यमाणं यक्ष्यमाणं च धेनवः धेनवो धेनवश्च च धेनवः धेनव इति धेनवः वृणन्तं च वृणन्तं वृणन्तं जपपुरिं पपुरिं च वृणन्तं वृणन्तं जपपुरिं जपपुरिं पपुरिं च जपपुरिं च जपपुरिं च जपपुरिं च पपुरिं च जपपुरिं पपुरिं च श्रवस्यव श्रवस्यवश्च पपुरिं पपुरिं च श्रवस्यवः श्रवस्यव श्रवस्यवश्च श्रवस्यवो घृतस्य घृतस्य श्रवस्यवश्च श्रवस्यवो घृतस्य श्रवस्यवो घृतस्य घृतस्य श्रवस्यव श्रवस्यवो घृतस्य धारा धारा घृतस्य श्रवस्यव श्रवस्यवो घृतस्य धारा घृतस्य धारा धारा घृतस्य घृतस्य धारा उपोपधारा घृतस्य घृतस्य धारा उपाधारा उपोपधारा धारा उपयन्ति यन्त्युपधारा धारा उपयन्ति उपयन्ति यन्त्युपोपयन्ति विश्वतो विश्वतो यन्त्युपोपयन्ति विश्वतः यन्ति विश्वतो विश्वतो यन्ति यन्ति विश्वतः विश्वत इति विश्वतः सोमारुद्राभिः सोमारुद्रा सोमारुद्राभि बृहतं बृहतं वि सोमारुद्रा सोमारुद्राभि बृहतं सोमारुद्रेति सोमारुद्रा बृहतं बृहतं विबृहतं विशोचीं विशोचीं बृहतं विबृहतं विशोचीं बृहतं विशोचीं विशोचीं बृहतं बृहतं विशोचीं ममी वामीवा नो नो याया नोकयं गजं नो याया नोकयं नोकयं गजं नो नोकयमा विवेश विवेश गजं नो नोकयमा विवेश गजमा विवेश विवेश गजं गजमा विवेश विवेशेत्या विवेश आरे बाधे थां निरृतिं निरृतिं बाधे थां आरे बाधे धान निरृतिं बाधे धान निरृतिं निरृतिं बाधे धाम बाधे धान निरृतिं बराते पराते निरृतिं बाधे धाम बाधे धान निरृतिं बराते निरृतिं बराते पराते निरृतिं निरृतिं बराते कृतं कृतं बराते निरृतिं निरृतिं बराते कृतं निरृतिमे दिनेहि कृतिं बराते कृतं कृतं बराते पराते कृतं चित् चित् कृतं बराते पराते कृतं चित् कृतं चित् चित् कृतं कृतं चिदेन एनश्चित् कृतं कृतं चिदेनः चिदेन एनश्चित् चिदेन प्रैनश्चिच्चिदेन प्रायेन प्रप्रैन एन प्रमुमुक्तं मुमुक्तं प्रैन एन प्रमुमुक्तं प्रमुमुक्तं मुमुक्तं प्रप्रमुमुक्तमस्मदस्मन्मुमुक्तं प्रप्रमुमुक्तमस्मदो मुमुक्तमस्मदस्मन्मुमुक्तं मुमुक्तमस्मदो अस्मदित्यस्मदो सोमारुद्रा युवकं युवकं सोमारुद्रा सोमारुद्रा युवमेतानि हेतानि युवकं सोमारुद्रा सोमारुद्रा युवमेतानि सोमारुद्रेति सोमारुद्रा युवमेतानि हेतानि युवं युवमेतान्यस्मे अस्मे एतानि युवं एतान्यस्मे विश्वास्मे विश्वास्मे अस्मे विश्वा तनुषु तनुषु विश्वास्मे अस्मे विश्वा तनुषु अस्मे इत्यस्मे विश्वा तनुषु तनुषु विश्वा विश्वा तनुषु भेषजानि भेषजानि तनुषु विश्वा विश्वा तनुषु भेषजानि तनुषु भेषजानि भेषजानि तनुषु तनुषु भेषजानि धत्तं धत्तं भेषजानि तनुषु तनुषु भेषजानि धत्तं भेषजानि धत्तं धत्तं भेषजानि भेषजानि धत्तं दत्तमिति दत्तम् अवस्य रग्गस्य तमवावस्य तं मुञ्चतं मुञ्चदग्गस्य तमवावस्य तं मुञ्चतम् यदं मुञ्चतं मुञ्चदग्नस्य दग्नस्य तं मुञ्चतं यद्यन्मुञ्चदग्नस्य दग्नस्य तं मुञ्चतं यद् मुञ्चतं यद्यन्मुञ्चतं मुञ्चतं यन्नो नो यन्मुञ्चतं मुञ्चतं यन्नः यन्नो नो यद्यन्नो अस्ति अस्ति नो यद्यन्नो अस्ति नो अस्ति अस्ति नो नो अस्ति तनोषु तनोष्वस्ति नो नो अस्ति तनोषु अस्ति तनोषु तनोष्वस्त्यस्ति तनोषु भद्रं भद्रं तनोष्वस्त्यस्ति तनोषु बद्धं तनोषु बद्धं बद्धं तनोषु तनोषु बद्धं कृतं कृतं बद्धं तनोषु तनोषु बद्धं कृतं बद्धं कृतं कृतं बद्धं बद्धं कृतमेन एन कृतं बद्धं बद्धं कृतमेन एन कृतं कृतमेन अस्मदस्मदेन कृतं कृतमेन अस्मद् एन अस्मदस्मदेन एन अस्मद् अस्मदित्यस्मद् सोमापोषणाजननाजनना सोमापोषणा सोमापोषणाजननारजीणा गोरजीणाञ्जनना सोमापोषणा सोमापोषणाजननारजीणाम् ोमापूषणाजननारजीणा गौरजीणाञ्जननाजननारजीणाञ्जननाजननारजीणाञ्जननाजननारजीणाञ्जननाजननारजीणाञ्जननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजननाजनन यतो विश्वस्य भुवनस्य भुवनस्य गोपो गोपो भुवनस्य भुवनस्य गोपो देवा देवा गोपो भुवनस्य भुवनस्य गोपो देवा गोपो देवा देवा गोपो गोपो देवा अकृणवन् अकृणवन् देवा गोपो गोपो देवा अकृणवन् देवा अकृणवन् अकृणवन् देवा देवा अकृणवन् अमृतस्यामृतस्यागृण्वन् देवा देवा अकृण्वन् अमृतस्यामृतस्यागृणवन् कृष्णयजुर्वेद तैत्तिरीय शाखायां प्रथमकाण्डे अष्टमप्रपाठकस्य घनपारायणः समाप्तः प्रथमकाण्डसमाप्तः।